अर्केण वैव अर्केणार्केण वै सहस्रशः सहस्रशो वा अर्केणार्केण वै सहस्रशः वै सहस्रशः सहस्रशो वै वै सहस्रशः प्रजापतिः प्रजापतिः सहस्रशो वै वै सहस्रशः प्रजापतिः सहस्रशः प्रजापतिः प्रजापतिः सहस्रशः सहस्रशः प्रजापतिः प्रजाः प्रजाः प्रजापतिः सहस्रशः सहस्रशः प्रजापतिः प्रजाः सहस्रश इति सहस्राशः प्रजापतिः प्रजाः प्रजाः प्रजापतिः प्रजापतिः प्रजा असृजत असृजत प्रजाः प्रजापतिः प्रजापतिः प्रजा असृजत प्रजापतिः प्रजाः प्रजा असृजता सृजत प्रजा प्रजा असृजतताभ्यस्ताभ्यो सृजत प्रजाः प्रजा असृजतताभ्य प्रजा इति प्राजाः असृजतताभ्यस्ताभ्यो सृजता सृजतताभ्य इलान्देनेलान्देनताभ्यो सृजता सृजतताभ्य इलान्देन ताभ्य इलान्देनेलान्देनताभ्यस्ताभ्य इलान्देने रामिरामिलान्देनताभ्यस्ताभ्य इलान्देने राम् इलान्देने रामिरामिलान्देनेलान्देने राल्लोताल्लोतामिरामिलान्देने रान्देने राल्लोताम् इराल्लोताल्लोतामिरामिराल्लोतामवावलोतामिरामिराल्लोतामव लोतामवावलोलाल्लोतामवारुन्धारुन्धावलोतामवारुन्धावलोतामवारुन्धावावारुन्धयज्जदरुन्धावावारुन्धयत् अरुन्धयज्जदरुन्धारुन्धयदर्क्यमर्क्यय्यदरुन्धारुन्धयदर्क्यम् यदर्क्यमर्क्यञ्यज्यदर्क्यम् भवति भवत्यर्क्यञ्यज्यदर्क्यम् भवति अर्क्यम् भवति भवत्यर्क्यमर्क्यम् भवति प्रजाः प्रजा भवत्यर्क्यमर्क्यम् भवति प्रजाः भवति प्रजाः प्रजा भवति भवति प्रजा एवैव प्रजा भवति भवति प्रजा एव प्रजा एवैव प्रजाः प्रजा एव तत्तदेव प्रजाः प्रजा एव तत् प्रजा इति प्राजाः एव तत्तदेवैव तद्यजमाना यजमानास्तदेवैव तद्यजमानाः तद्यजमाना यजमानास्तत्तद्यजमानाः सृजन्ते सृजन्ते यजमानास्तत्तद्यजमानाः सृजन्ते यजमानाः सृजन्ते सृजन्ते यजमाना यजमानाः सृजन्त इलान्दमिलान्दमुसृजन्ते यजमाना यजमानाः सृजन्त इलान्दम् सृजन्त इलान्दमिलान्दगमसृजन्ते सृजन्त इलान्दम् भवति भवति इलान्दगमसृजन्ते सृजन्त इलान्दम् भवति इलान्दम् भवति भवति इलान्दमिलान्दम् भवति प्रजाभ्यः प्रजाभ्यो भवति इलान्दमिलान्दम् भवति प्रजाभ्यः भवति प्रजाभ्यः प्रजाभ्यो भवति भवति प्रजाभ्य एवैव प्रजाभ्यो भवति भवति प्रजाभ्य एव प्रजाभ्य एवैव प्रजाभ्यः प्रजाभ्य एव सृष्टाभ्यः सृष्टाभ्य एव प्रजाभ्यः प्रजाभ्य एव सृष्टाभ्यः प्रजाभ्य इति प्राजाभ्यः एव सृष्टाभ्यः सृष्टाभ्य एवैव सृष्टाभ्य इरामिरागो सृष्टाभ्य एवैव सृष्टाभ्य इराम् सृष्टाभ्य इरामिरागो सृष्टाभ्यः सृष्टाभ्य इराल्लोताल्लोतामिरागो सृष्टाभ्यः सृष्टाभ्य इराल्लोताम् इराल्लोताल्लोतामिरामिराल्लोतामवावलोतामिरामिराल्लोतामव लोतामवावलोताल्लोतामव रुन्धते रुन्धते वलोताल्लोतामव रुन्धते अवरुन्धते रुन्धते वावरुन्धते तस्मात्तस्माद्रुन्धते वावरुन्धते तस्मात् रुन्धते तस्मात्तस्माद्रुन्धते रुन्धते तस्माद्यायान्तस्माद्रुन्धते रुन्धते तस्माद्याम् तस्माद्यायान्तस्मात्तस्माद्यागोसमागोसमायान्तस्मात्तस्माद्यागोसमाम् समर्थं क्षोधकाः क्षोधकाः समर्थगो समर्थं क्षोधकास्तान्तान् क्षोधकाः समर्थगो समर्थं क्षोधकास्ताम् समर्थमिति सम् अर्थम् क्षोधकास्तान्तान् क्षोधकाः क्षोधकास्तागो समागो समान्तान् क्षोधकाः क्षोधकास्तागो समाम् तागो समागो समान्तान्तागो समाम् प्रजाः प्रजाः समान्तान्तागो समाम् प्रजाः समाम् प्रजाः प्रजाः समागो समाम् प्रजा इषमिषम् प्रजाः समागो समाम् प्रजा इषम् प्रजा इषमिषम् प्रजाः प्रजा इषगुहीषम् प्रजाः प्रजा इषगुही इषगीति प्राजाः इषगुहीषमिषग्रह्या सा मा सागुहीषमिषग्रह्या सा ह्यसामासागुहिह्यसामूर्जमूर्जमासागुहिह्यसामूर्जम् आसामूर्जमूर्जमासामासामूर्जमादलत आदलत ऊर्जमासामासामूर्जमादलते ऊर्जमादलत आदलत ऊर्जमूर्जमादलते याय्यामादलत ऊर्जमूर्जमादलते याम् आददते याय्यामादलत आदलते यागुंसमागुंसमाय्यामादलत आदलते यागुंसमाम् आददत इत्यादलते यागुंसमागुंसमाय्यागुंसमाम् अक्षोधकास्तान्तामक्षोधका अक्षोधकास्तागुंसमागुंसमान्तामक्षोधका अक्षोधकास्तागुंसमाम् तागुंसमागुंसमान्तान्तागुंसमाम् प्रजाः प्रजाः समान्तान्तागुंसमाम् प्रजाः समाम् प्रजाः प्रजाः समागुंसमाम् प्रजाननप्रजाः समागुंसमाम् प्रजान प्रजाननप्रजाः प्रजानहि न प्रजाः प्रजानहि प्रजा इति प्राजाः ऊर्जमादददत ऊर्जमूर्जमादददत उत्क्रोधम् आददत उत्क्रोधमुत्क्रोधमाददत आददत उत्क्रोधम् कुर्वते कुर्वत उत्क्रोधमाददत आददत उत्क्रोधम् कुर्वते आददत इत्यादददे उत्क्रोधम् कुर्वते कुर्वत उत्क्रोधमुत्क्रोधम् कुर्वते यथा यथा कुर्वत उत्क्रोधमुत्क्रोधम् कुर्वते यथा उत्क्रोधमित्युदुत्क्रोधम् कुर्वते यथा यथा कुर्वते कुर्वते यथा बन्धात् बन्धाद्यथा कुर्वते कुर्वते यथा बन्धात् यथा बन्धात् बन्धाद्यथा यथा बन्धान्मुमुचानामुमुचाना बन्धाद्यथा यथा बन्धान्मुमुचानाः बन्धान्मुमुचानामुमुचाना बन्धात् बन्धान्मुमुचाना उत्क्रोधमुत्क्रोधम् मुमुचाना बन्धात् बन्धान्मुमुचाना उत्क्रोधम् मुमुचाना उत्क्रोधमुत्क्रोधम् मुमुचानामुमुचाना उत्क्रोधम् कुर्वते कुर्वत उत्क्रोधम् मुमुचानामुमुचाना उत्क्रोधम् कुर्वते उत्क्रोधम् कुर्वते कुर्वत उत्क्रोधमुत्क्रोधम् कुर्वत एवमेवम् कुर्वत उत्क्रोधमुत्क्रोधम् कुर्वत एवम् उत्क्रोधमित्युदुक्रोधम् कुर्वत एवमेवम् कुर्वते कुर्वत एवमेवैवैवम् कुर्वते कुर्वत एवमेव एवमेवैवैवमेवमेव दत्तदेवैवमेवमेव तत् एव दत्तदेवैव तद्यजमाना यजमानास्तदेवैव तद्यजमानाः तद्यजमाना यजमानास्तत्तद्यजमाना देवबन्धात् देवबन्धाद्यजमानास्तत्तद्यजमानादेवबन्धात् यजमाना देवबन्धात् देवबन्धाद्यजमाना यजमाना देवबन्धान्मुमुचानामुमुचाना देवबन्धाद्यजमाना यजमाना देवबन्धान्मुमुचानाः देवबन्धान्मुमुचानामुमुचाना देवबन्धात् देवबन्धान्मुमुचाना उत्क्रोधमुत्क्रोधम् मुमुचाना देवबन्धात् देवबन्धान्मुमुचाना उत्क्रोधम् देवबन्धादिति देवबन्धात् मुमुचाना उत्क्रोधमुत्क्रोधम् मुमुचानामुमुचाना उत्क्रोधम् कुर्वते कुर्वत उत्क्रोधम् मुमुचानामुमुचाना उत्क्रोधम् कुर्वते उत्क्रोधम् कुर्वते कुर्वत उत्क्रोधमुत्क्रोधम् कुर्वत इषमिषम् कुर्वत उत्क्रोधमुत्क्रोधम् कुर्वत इषम् उत्क्रोधमित्युदुक्रोधम् कुर्वत इषमिषम् कुर्वते कुर्वत इषमूर्जमूर्जमिषम् कुर्वते कुर्वत इषमूर्जम् इषमूर्जमूर्जमिषमिषमूर्जमात्मन्नात्मन्नोर्जमिषमिषमूर्जमात्मन् ऊर्जमात्मन्नात्मन्नोर्जमूर्जमात्मन् दधाना दधाना आत्मन्नोर्जमूर्जमात्मन् दधाना आत्मन्दधाना दधाना आत्मन्नात्मन् दधाना वाणो वाणो दधाना आत्मन्नात्मन् दधाना वाणः दधाना वाणो वाणो दधाना दधाना वाणश्शतदन्तुश्शतदन्तुर्वाणो दधाना दधाना वाणश्शतदन्तुः बाणशतदन्तुश्शतदन्तुर्वाणो बाणशतदन्तुर्भवति भवति शतदन्तुर्वाणो बाणशतदन्तुर्भवति शतदन्तुर्भवति भवति शतदन्तुश्शतदन्तुर्भवति शतायुश्शतायुर्भवति शतदन्तुश्शतदन्तुर्भवति शतायुः शतदन्तुरिति शतातन्तुः भवति शतायुश्शतायुर्भवति भवति शतायुः पुरुषः पुरुषः शतायुर्भवति भवति शतायुः पुरुषः शतायुः पुरुषः पुरुषश्यतायुः शतायुः पुरुषश्यतेन्द्रियश्यतेन्द्रियः पुरुषश्यतायुः शतायुः पुरुषश्यतेन्द्रियः शतायुरिति शता आयुः पुरुषश्यतेन्द्रियश्यतेन्द्रियः पुरुषः पुरुषश्यतेन्द्रिय आयुष्यायुषितेन्द्रियः पुरुषः पुरुषश्यतेन्द्रिय आयुषि शतेन्द्रिय आयुष्यायुषितेन्द्रियश्यतेन्द्रिय आयुष्येवैवायुषितेन्द्रियश्यतेन्द्रिय आयुष्येव शतेन्द्रिय इति शता इन्द्रियः आयुष्येवैवायुष्यायुष्येवेन्द्रिय इन्द्रिय एवायुष्यायुष्येवेन्द्रिये एवेन्द्रिय इन्द्रिय एवैवेन्द्रिये प्रतिप्रति इन्द्रिय एवैवेन्द्रिये प्रति इन्द्रिये प्रतिप्रति इन्द्रिय इन्द्रिये प्रतिष्ठन्ति तिष्ठन्ति प्रति इन्द्रिय इन्द्रिये प्रतिष्ठन्ति प्रतिष्ठन्ति तिष्ठन्ति प्रति प्रतिष्ठन्त्याजिमाजिम् तिष्ठन्ति प्रति प्रतिष्ठन्त्याजिम् तिष्ठन्त्याजिमाजिम् तिष्ठन्ति तिष्ठन्त्याजिम् धावन्ति धावन्त्याजिम् तिष्ठन्ति तिष्ठन्त्याजिम् धावन्ति आजिम् धावन्ति धावन्त्याजिमाजिम् धावन्त्यनभिजितस्यानभिजितस्य धावन्त्याजिमाजिम् धावन्त्यनभिजितस्य धावन्त्यनभिजितस्यानभिजितस्य धावन्ति धावन्त्यनभिजितस्याभिजित्या अभिजित्या अनभिजितस्य धावन्ति धावन्त्यनभिजितस्याभिजित्यै अनभिजितस्याभिजित्या अभिजित्या अनभिजितस्यानभिजितस्याभिजित्यै दन्दुभेन् दन्दुभेनभिजित्या अनभिजितस्यानभिजितस्याभिजित्यै दन्दुभेन् अनभिजितस्येत्यनभिजितस्य अभिजित्यै दन्दुभेन् दन्दुभेनभिजित्या अभिजित्यै दन्दुभेन् समाघ्नन्ति समाघ्नन्ति दन्दुभेनभिजित्या अभिजित्यै दन्दुभेन् समाघ्नन्ति अभिजित्या इत्यभि इति दन्दुभेन् समाघ्नन्ति समाघ्नन्ति दन्दुभेन् दन्दुभेन् समाघ्नन्ति परमा परमा समाघ्नन्ति दन्दुभेन् दन्दुभेन् समाघ्नन्ति परमा समाघ्नन्ति परमा परमा समाघ्नन्ति समाघ्नन्ति परमा वै वै परमा समाघ्नन्ति समाघ्नन्ति परमा वै समाघ्नन्तीति सम् आघ्नन्ति परमा वै वै परमा परमा वा एषैषा वै परमा परमा वा एषा एषैषा वै वा एषा वाग्वागेषा वै वा एषा वाग् एषा वाग्वागेषैषाग्यायावागेषैषाग्यावाग्यायावाग्वाग्यादुन्दुभोदुन्दुभूयावाग्वाग्यादुन्दुभूयादुन्दुभूपरमाम्परमान्दुन्दुभूयादुन्दुभूपरमान्दुन्दुभूपरमाम्परमान्दुन्दुभोदुन्दुभूपरमामेव परमामेवैव परमाम् परमामेव वाचम् वाचमेव परमाम् परमामेव वाचम् एव वाचम् वाचमेवैव वाचमवा भवाचमेवैव वाचमवा वाचमवा भवाचम् वाचमवरुन्धते रुन्धते भवाचम् वाचमवरुन्धते अवरुन्धते रुन्धते वा वरुन्धते भूमिदुन्दुभिम् भूमिदुन्दुभिगोरुन्धते वा वरुन्धते भूमिदुन्दुभिम् रुन्धते भूमिदुन्दुभिम् भूमिदुन्दुभिगोरुन्धते रुन्धते भूमिदुन्दुभिमा भूमिदुन्दुभिमा भूमिदुन्दुभिम् भूमिदुन्दुभिमाघ्नन्ति घ्नन्त्या भूमिदुन्दुभिम् आघ्नन्ति भूमिदुन्दुभिमिति भूमि दुन्दुभिम् आघ्नन्ति घ्नन्त्याघ्नन्त्याया घ्नन्त्याघ्नन्त्या घ्नन्त्याया घ्नन्ति घ्नन्ति यै वै वयाघ्नन्ति घ्नन्ति यैव यै वै वया यै वै मामिमामेव या यै वै माम् एवे मामिमामेवै वै मां वाग्वागिमामेवै वै मां वाग् इमां वाग्वागिमामिमां वाक्प्रविष्टा प्रविष्टा वागिमामिमां वाक्प्रविष्टा वाक्प्रविष्टा प्रविष्टा वाग्वाक्प्रविष्टा तान्तां प्रविष्टा वाग्वाक्प्रविष्टा तां प्रविष्टा तान्तां प्रविष्टा प्रविष्टा तामेवैव तां प्रविष्टा प्रविष्टा तामेव प्रविष्टे दिप्रा शिष्टा तामेवैव तान्तामेव वा वैव तान्तामेव वा एवा वा वै वै वा वरुन्धते रुन्धते वै वै वा वरुन्धते अवरुन्धते रुन्धते वा वरुन्धते थो अथो रुन्धते वा वरुन्धते थो इमामिमामथो रुन्धते रुन्धते थो इमाम् अथो इमामिमामथो अथो इमामेवैवेमामथो अथो इमामेव अथो इत्यथो इमामेवैवेमामिमामेव जयन्ति जयन्त्येवेमामिमामेव जयन्ति एव जयन्ति जयन्त्येवैव जयन्ति सर्वाः सर्वा जयन्त्येवैव जयन्ति सर्वाः जयन्ति सर्वाः सर्वा जयन्ति जयन्ति सर्वा वाचो वाचः सर्वा जयन्ति जयन्ति सर्वा वाचः सर्वा वाचो वाचः सर्वाः सर्वा वाचो वदन्ति वदन्ति वाचः सर्वाः सर्वा वाचो वदन्ति वाचो वदन्ति वदन्ति वाचो वदन्ति सर्वासागुं सर्वासां वदन्ति वाचो वदन्ति सर्वासां वदन्ति सर्वासागुं सर्वासां वदन्ति वदन्ति सर्वासां वाचां वाचागुं सर्वासां वदन्ति वदन्ति सर्वासां वाचाम् सर्वासां वाचां वाचागुं सर्वासागुं सर्वासां वाचामवरुध्या अवरुध्यै वाचागुं सर्वासागुं सर्वासां वाचामवरुध्यै वाचामवर्ध्या अवर्ध्यै वाचाम् वाचामवर्ध्या आर्द्र आर्द्रे वर्ध्यै वाचाम् वाचामवर्ध्या आर्द्रे अवर्ध्या आर्द्र आर्द्रे वर्ध्या अवर्ध्या आर्द्रे चर्मगश्चर्मन्नार्द्रे वर्ध्या अवर्ध्या आर्द्रे चर्मन् अवर्ध्या इत्यवार्ध्यै आर्द्रे चर्मगश्चर्मन्नार्द्र आर्द्रे चर्मन् व्यायच्छेदे व्यायच्छेदे चर्मन्नार्द्र आर्द्रे चर्मन् व्यायच्छेदे चर्मन् व्यायच्छेदे व्यायच्छेदे चर्मगश्चर्मन् व्यायच्छेदे इन्द्रियस्य व्यायच्छेदे चर्मगश्चर्मन् व्यायच्छेदे इन्द्रियस्य व्यायच्छेदे इन्द्रियस्य व्यायच्छेदे व्यायच्छेदे इन्द्रियस्यावर्ध्या अवर्ध्या इन्द्रियस्य व्यायच्छेदे व्यायच्छेदे इन्द्रियस्यावर्ध्यै व्यायच्छेदे इति भि आयच्छेदे इन्द्रियस्यावर्ध्या अवर्ध्या इन्द्रियस्येन्द्रियस्यावर्ध्या आवर्ध्या इन्द्रियस्येन्द्रियस्यावर्ध्या आवर्ध्या आवर्ध्या अवर्ध्या आन्योन्य आवर्ध्या अवर्ध्या आन्यः अवरुध्या इत्यवर्ध्यै आन्योन्य आन्यः क्रोशति क्रोशत्यन्य आन्यः क्रोशति अन्यः क्रोशति क्रोशत्यन्योऽन्यः क्रोशति प्रक्रोशत्यन्योऽन्यः क्रोशति प्रक्रोशति प्रक्रोशति क्रोशति प्राण्योऽन्यः प्रक्रोशति क्रोशति प्राण्यः प्राण्योऽन्यः प्रप्राण्यः शगुंसति शगुंसत्यन्यः प्रप्राण्यः शगुंसति अन्यस्य गुंसति शगुंसत्यन्यो अन्यस्य गुंसति यो यस्य गुंसत्यन्यो अन्यस्य गुंसति य शगुंसति यो यस्य गुंसति शगुंसति य आक्रोशत्याक्रोशति यस्य गुंसति शगुंसति य आक्रोशति आक्रोशत्याक्रोशति यो य आक्रोशति पुनाति पुनात्याक्रोशति यो य आक्रोशति पुनाति आक्रोशति पुनाति पुनात्याक्रोशत्याक्रोशति पुनात्येवैव पुनात्याक्रोशत्याक्रोशति पुनात्येव आक्रोशतीत्याक्रोशति पुनात्येवैव पुनाति पुनात्येवैनानेनानेव पुनाति पुनात्येवैनान् एवैनानेनानेवैवैनान् स एनानेवैवैनान् स एनान् स एनानेनान् स यो यः स एनानेनान् स यः स यो यस्य स यः प्रशगुंसति प्रशगुंसति यस्य स यः प्रशगुंसति यः प्रशगुंसति प्रशगुंसति यो यः प्रशगुंसति भूतेषु भूतेषु प्रशगुंसति यो यः प्रशगुंसति भूतेषु प्रशगुंसति भूतेषु भूतेषु प्रशगुंसति प्रशगुंसति भूतेष्वेवैव भूतेषु प्रशगुंसति प्रशगुंसति भूतेष्वेव प्रशगुंसतीति प्राशगुंसति भूतेष्वेवैव भूतेषु भूतेष्वेवान्नाद्यमन्नाद्यमेव भूतेषु भूतेष्वेवान्नाद्यम् एवान्नाद्यमन्नाद्यमेवैवान्नाद्यम् दधाति दधात्यन्नाद्यमेवैवान्नाद्यम् दधाति अन्नाद्यम् दधाति दधात्यन्नाद्यमन्नाद्यम् दधात्युषिकृतम् श्रीकृतम् दधात्यन्नाद्यमन्नाद्यम् दधात्युषिकृतम् अन्नाद्यमित्यन्नाद्यम् दधात्युषिकृतम् ऋषिकृतम् दधाति दधात्युषिकृतम् च ऋषिकृतम् दधाति दधात्युषिकृतम् च ऋषिकृतम् च ऋषिकृतम् ऋषिकृतम् च वै वै च ऋषिकृतम् ऋषिकृतम् च वै ऋषिकृतमित्यऋषीकृतम् च वै वै च वा एत एते वै च वा एते वा एत एते वै वा एते देवकृतम् देवकृतमेते वै वा एते देवकृतम् एते देवकृतम् देवकृतमेत एते देवकृतम् च देवकृतमेत एते देवकृतम् च देवकृतम् च देवकृतम् देवकृतम् च पूर्वैः पूर्वैश्च देवकृतम् देवकृतम् च पूर्वैः देवकृतमिति देवाकृतम् च पूर्वैः पूर्वैश्च च पूर्वैर्मासैर्मासैः पूर्वैश्च च पूर्वैर्मासैः पूर्वैर्मासैर्मासैः पूर्वैः पूर्वैर्मासैरवावमासैः पूर्वैः पूर्वैर्मासैरव मासैरवावमासैर्मासैरवरुन्धते रुन्धते वमासैर्मासैरवरुन्धते अवरुन्धते रुन्धते वावरुन्धते यद्यद्रुन्धते वावरुन्धते यद् रुन्धते यद्यद्रुन्धते रुन्धते यद्भूतेच्छदाम् भूतेच्छदा यद्रुन्धते रुन्धते यद्भूतेच्छदाम् यद्भूतेच्छदाम् भूतेच्छदा यद्यद्भूतेच्छदागुम् सामानि सामानि भूतेच्छदा यद्यद्भूतेच्छदागुम् सामानि भूतेच्छदागुम् सामानि सामानि भूतेच्छदाम् भूतेच्छदागुम् सामानि भवन्ति भवन्ति सामानि भूतेच्छदाम् भूतेच्छदागुम् सामानि भवन्ति भूतेच्छदामिति भूतेच्छदाम् सामानि भवन्ति भवन्ति सामानि सामानि भवन्त्युभयस्य उभयस्य भवन्ति सामानि सामानि भवन्त्युभयस्य भवन्त्युभयस्य उभयस्य भवन्ति भवन्त्युभयस्यावरुध्या अवरुध्या उभयस्य भवन्ति भवन्त्युभयस्यावरुध्ये उभयस्यावरुध्या अवरुध्या उभयस्य उभयस्यावरुध्येयन्ति यन्त्यवरुध्या उभयस्य उभयस्यावरुध्येयन्ति

इदम् मधुम् गायन्त्यो गायन्त्य इदम् मधुमिदम् मधुम् गायन्त्यो मधुमधु गायन्त्य इदम् मधुमिदम् मधुम् गायन्त्यो मधु इदम् मधुमितीदम् गायन्त्यो मधु मधु गायन्त्यो गायन्त्यो मधु वै वै मधु गायन्त्यो गायन्त्यो मधु वै मधु वै वै मधु मधु वै देवानाम् देवानाम् वै मधु मधु वै देवानाम् वै देवानाम् देवानाम् वै वै देवानाम् परमम् परमम् देवानाम् वै वै देवानाम् परमम् देवानाम् परमम् परमम् देवानाम् देवानाम् परममन्नाद्यमन्नाद्यम् परमम् देवानाम् देवानाम् परममन्नाद्यम् परममन्नाद्यमन्नाद्यम् परमम् परममन्नाद्यम् परमम् परममन्नाद्यम् परमम् परममन्नाद्यम् परमम् अन्नाद्यम् परमम् परममन्नाद्यमन्नाद्यम् परममेव एव परममन्नाद्यमन्नाद्यम् परममेव अन्नाद्यमित्यन्नाद्यम् परममेवैव परमम् परममेवान्नाद्यमन्नाद्यमेव परमम् परममेवान्नाद्यम् एवान्नाद्यमन्नाद्यमेवैवान्नाद्यमवावान्नाद्यमेवैवान्नाद्यमव अन्नाद्यमवावान्नाद्यमन्नाद्यमवरुन्धते रुन्धते वान्नाद्यमन्नाद्यमवरुन्धते अन्नाद्यमित्यन्नाद्यम् अवरुन्धते रुन्धते वावरुन्धते पदः पदो रुन्धते वावरुन्धते पदः रुन्धते पदः पदो रुन्धते रुन्धते पदोनिनि पदो रुन्धते रुन्धते पदोनि पदोनिनि पदः पदो निघ्नन्तिघ्नन्तिनि पदः पदो निघ्नन्ति निघ्नन्तिघ्नन्तिनि निघ्नन्ति महीयाम् महीयाम् घ्नन्तिनि निघ्नन्ति महीयाम् घ्नन्ति महीयाम् महीयाम् घ्नन्तिघ्नन्ति महीयामेवैव महीयाम् घ्नन्तिघ्नन्ति महीयामेव महीयामेवैव महीयाम् महीयामेवैश्वेष्वेव महीयाम् महीयामेवैषु एवैश्वेष्वे वै वैषु दधति दधत्येष्वे वै वैषु दधति एषु दधति दधत्येष्वेषु दधति दधतीति दधति पृथिव्यै स्वाहा स्वाहा पृथिव्यै पृथिव्यै स्वाहान्तरिक्षायान्तरिक्षाय स्वाहा पृथिव्यै पृथिव्यै स्वाहान्तरिक्षाय स्वाहान्तरिक्षायान्तरिक्षाय स्वाहा स्वाहान्तरिक्षाय स्वाहा स्वाहान्तरिक्षाय स्वाहा स्वाहान्तरिक्षाय स्वाहा अन्तरिक्षाय स्वाहा स्वाहान्तरिक्षायान्तरिक्षाय स्वाहा दिवे दिवे स्वाहान्तरिक्षायान्तरिक्षाय स्वाहा दिवे स्वाहा दिवे दिवे स्वाहा स्वाहा दिवे स्वाहा स्वाहा दिवे स्वाहा स्वाहा दिवे स्वाहा दिवे स्वाहा स्वाहा दिवे दिवे स्वाहा सम्प्रोष्यते सम्प्रोष्यते स्वाहा दिवे दिवे स्वाहा सम्प्रोष्यते स्वाहा सम्प्रोष्यते सम्प्रोष्यते स्वाहा स्वाहा सम्प्रोष्यते स्वाहा स्वाहा सम्प्रोष्यते स्वाहा स्वाहा सम्प्रोष्यते स्वाहा सम्प्रोष्यते स्वाहा स्वाहा सम्प्रोष्यते सम्प्रोष्यते स्वाहा सम्प्रवमानाय सम्प्रवमानाय स्वाहा सम्प्रोष्यते सम्प्रोष्यते स्वाहा सम्प्रवमानाय सम्प्रोष्यत इति सम्प्रोष्यते स्वाहा सम्प्रवमानाय सम्प्रवमानाय स्वाहा स्वाहा सम्प्रवमानाय स्वाहा स्वाहा सम्प्रवमानाय स्वाहा स्वाहा सम्प्रवमानाय स्वाहा सम्प्लवमानाय स्वाहा स्वाहा सम्प्लवमानाय सम्प्लवमानाय स्वाहा सम्प्रदाय सम्प्रदाय स्वाहा सम्प्लवमानाय सम्प्लवमानाय स्वाहा सम्प्रदाय सम्प्लवमानायेति सम्प्लवमानाय स्वाहा सम्प्रदाय सम्प्रदाय स्वाहा स्वाहा सम्प्रदाय स्वाहा स्वाहा सम्प्रदाय स्वाहा स्वाहा सम्प्रदाय स्वाहा सम्प्रदाय स्वाहा स्वाहा सम्प्रदाय सम्प्रदाय स्वाहा मेघायिष्यते मेघायिष्यते स्वाहा सम्प्रदाय सम्प्रदाय स्वाहा मेघायिष्यते सम्प्रदायेति सम्प्रदाय स्वाहा मेघायिष्यते मेघायिष्यते स्वाहा स्वाहा मेघायिष्यते स्वाहा स्वाहा मेघायिष्यते स्वाहा स्वाहा मेघायिष्यते स्वाहा मेघायिष्यते स्वाहा स्वाहा मेघायिष्यते मेघायिष्यते स्वाहा मेघायते मेघायते स्वाहा मेघायिष्यते मेघायिष्यते स्वाहा मेघायते स्वाहा मेघायते मेघायते स्वाहा स्वाहा मेघायते स्वाहा स्वाहा मेघायते स्वाहा स्वाहा मेघायते स्वाहा मेघायते स्वाहा स्वाहा मेघायते मेघायते स्वाहा मेघिताय मेघिताय स्वाहा मेघायते मेघायते स्वाहा मेघिताय मेघायत इति मेघायते स्वाहा मेघिताय मेघिताय स्वाहा स्वाहा मेघिताय स्वाहा स्वाहा मेघिताय स्वाहा स्वाहा मेघिताय स्वाहा मेघिताय स्वाहा स्वाहा मेघिताय मेघिताय स्वाहा मेघाय मेघाय स्वाहा मेघिताय मेघिताय स्वाहा मेघाय स्वाहा मेघाय मेघाय स्वाहा स्वाहा मेघाय स्वाहा स्वाहा मेघाय स्वाहा स्वाहा मेघाय स्वाहा मेघाय स्वाहा स्वाहा मेघाय मेघाय स्वाहा निहाराय निहाराय स्वाहा मेघाय मेघाय स्वाहा निहाराय स्वाहा निहाराय निहाराय स्वाहा स्वाहा निहाराय स्वाहा स्वाहा निहाराय स्वाहा स्वाहा निहाराय स्वाहा निहाराय स्वाहा स्वाहा निहाराय निहाराय स्वाहा निहाकायै निहाकायै स्वाहा निहाराय निहाराय स्वाहा निहाकायै स्वाहा निहाकायै निहाकायै स्वाहा स्वाहा निहाकायै स्वाहा स्वाहा निहाकायै स्वाहा स्वाहा निहाकायै स्वाहा निहाकायै स्वाहा स्वाहा निहाकायै निहाकायै स्वाहा प्रसजाय प्रसजाय स्वाहा निहाकायै निहाकायै स्वाहा प्रसजाय निहाकाय इति नि आकायै स्वाहा अप्रसजाय प्रसजाय स्वाहा स्वाहा अप्रसजाय स्वाहा स्वाहा अप्रसजाय स्वाहा स्वाहा अप्रसजाय स्वाहा प्रसजाय स्वाहा स्वाहा अप्रसजाय प्रजराय स्वाहा अप्रजराकायै प्रजराकायै स्वाहा अप्रसजाय प्रसजाय स्वाहा अप्रजराकायै स्वाहा अप्रजराकायै प्रजराकायै स्वाहा स्वाहा अप्रजराकायै स्वाहा स्वाहा अप्रजराकायै स्वाहा स्वाहा अप्रजराकायै स्वाहा प्रजराकायै स्वाहा स्वाहा अप्रजराकायै प्रजराकायै स्वाहा विद्योदिश्यते विद्योदिश्यते स्वाहा अप्रजराकायै प्रजराकायै स्वाहा विद्योदिश्यते प्रजराकाया इति प्रजराकायै स्वाहा विद्योदिश्यते विद्योदिश्यते स्वाहा स्वाहा विद्योदिश्यते स्वाहा स्वाहा विद्योदिश्यते स्वाहा स्वाहा विद्योदिश्यते स्वाहा विद्योदिश्यते स्वाहा स्वाहा विद्योदिश्यते विद्योदिश्यते स्वाहा विद्योतमानाय विद्योतमानाय स्वाहा विद्योदिश्यते विद्योदिश्यते स्वाहा विद्योतमानाय विद्योदिश्यत इति विद्योदिश्यते स्वाहा विद्योतमानाय विद्योतमानाय स्वाहा स्वाहा विद्योतमानाय स्वाहा स्वाहा विद्योतमानाय स्वाहा स्वाहा विद्योतमानाय स्वाहा विद्योतमानाय स्वाहा स्वाहा विद्योतमानाय विद्योतमानाय स्वाहा संविद्योतमानाय संविद्योतमानाय स्वाहा विद्योतमानाय विद्योतमानाय स्वाहा संविद्योतमानाय विद्योतमानायेति विद्योतमानाय स्वाहा संविद्योतमानाय संविद्योतमानाय स्वाहा स्वाहा संविद्योतमानाय स्वाहा स्वाहा संविद्योतमानाय स्वाहा स्वाहा संविद्योतमानाय स्वाहा संविद्योतमानाय स्वाहा स्वाहा संविद्योतमानाय संविद्योतमानाय स्वाहा स्तनिष्यते स्तनिष्यते स्वाहा संविद्योतमानाय संविद्योतमानाय स्वाहा स्तनिष्यते संविद्योतमानायेति संविद्योतमानाय स्वाहा स्तनिष्यते स्तनिष्यते स्वाहा स्वाहा स्तनिष्यते स्वाहा स्वाहा स्तनिष्यते स्वाहा स्वाहा स्तनिष्यते स्वाहा स्तनिष्यते स्वाहा स्वाहा स्तनिष्यते स्तनिष्यते स्वाहा स्तनयते स्तनयते स्वाहा स्तनिष्यते स्तनिष्यते स्वाहा स्तनयते स्वाहा स्तनयते स्तनयते स्वाहा स्वाहा स्तनयते स्वाहा स्वाहा स्तनयते स्वाहा स्वाहा स्तनयते स्वाहा स्तनयते स्वाहा स्वाहा स्तनयते स्तनयते स्वाहोग्रमुग्रग स्वाहा स्तनयते स्तनयते स्वाहोग्रम स्वाहोग्रमुग्रग स्वाहा स्वाहोग्रग स्तनयते स्तनयत उग्रग स्वाहा स्वाहोग्रग स्तनयते उग्रगस्तनयते स्तनयत उग्रमुग्रग स्तनयते स्वाहा स्वाहा स्तनयत उग्रमुग्रग स्तनयते स्वाहा स्तनयते स्वाहा स्वाहा स्तनयते स्तनयते स्वाहा वर्षिष्यते वर्षिष्यते स्वाहा स्तनयते स्तनयते स्वाहा वर्षिष्यते स्वाहा वर्षिष्यते वर्षिष्यते स्वाहा स्वाहा वर्षिष्यते स्वाहा स्वाहा वर्षिष्यते स्वाहा स्वाहा वर्षिष्यते स्वाहा वर्षिष्यते स्वाहा स्वाहा वर्षिष्यते वर्षिष्यते स्वाहा वर्षिष्यते वर्षिष्यते स्वाहा वर्षिष्यते वर्षिष्यते स्वाहा वर्षिष्यते स्वाहा वर्षिष्यते वर्षिष्यते स्वाहा स्वाहा वर्षिष्यते स्वाहा स्वाहा वर्षिष्यते स्वाहा स्वाहा वर्षिष्यते स्वाहा वर्षिष्यते स्वाहा स्वाहा वर्षिष्यते वर्षिष्यते स्वाहा विवर्षिष्यते विवर्षिष्यते स्वाहा वर्षिष्यते वर्षिष्यते स्वाहा विवर्षिष्यते स्वाहा विवर्षिते विवर्षिते स्वाहा स्वाहा विवर्षिते स्वाहा स्वाहा विवर्षिते स्वाहा स्वाहा विवर्षिते स्वाहा विवर्षिते स्वाहा स्वाहा विवर्षिते विवर्षिते स्वाहा परिवर्षिते परिवर्षिते स्वाहा विवर्षिते विवर्षिते स्वाहा परिवर्षिते अभिवर्षदैत्यभिवर्षिते स्वाहा परिवर्षिते परिवर्षिते स्वाहा स्वाहा परिवर्षिते स्वाहा स्वाहा परिवर्षिते स्वाहा स्वाहा परिवर्षिते स्वाहा परिवर्षदे स्वाहा स्वाहा परिवर्षदे परिवर्षदे स्वाहा संवर्षदे संवर्षदे स्वाहा परिवर्षदे परिवर्षदे स्वाहा संवर्षदे परिवर्षद इति परिवर्षदे स्वाहा संवर्षदे संवर्षदे स्वाहा स्वाहा संवर्षदे स्वाहा स्वाहा संवर्षदे स्वाहा स्वाहा संवर्षदे स्वाहा संवर्षदे स्वाहा स्वाहा संवर्षदे संवर्षदे स्वाहा अनुवर्षदे अनुवर्षदे स्वाहा संवर्षदे संवर्षदे स्वाहा अनुवर्षदे संवर्षत इति संवर्षते स्वाहानुवर्षतेऽनुवर्षते स्वाहा स्वाहानुवर्षते स्वाहा स्वाहानुवर्षते स्वाहा स्वाहानुवर्षते स्वाहा अनुवर्षते स्वाहा स्वाहानुवर्षतेऽनुवर्षते स्वाहा सीकायिष्यते सीकायिष्यते स्वाहानुवर्षतेऽनुवर्षते स्वाहा सीकायिष्यते अनुवर्षत इत्यनुवर्षते स्वाहा सीकायिष्यते सीकायिष्यते स्वाहा स्वाहा सीकायिष्यते स्वाहा स्वाहा सीकायिष्यते स्वाहा स्वाहा सीकायिष्यते स्वाहा शीकायिष्यते स्वाहा स्वाहा शीकायिष्यते शीकायिष्यते स्वाहा शीकायते शीकायते स्वाहा शीकायिष्यते शीकायिष्यते स्वाहा शीकायते स्वाहा शीकायते शीकायते स्वाहा स्वाहा शीकायते स्वाहा स्वाहा शीकायते स्वाहा स्वाहा शीकायते स्वाहा शीकायते स्वाहा स्वाहा शीकायते शीकायते स्वाहा शीकताय शीकताय स्वाहा शीकायते शीकायते स्वाहा शीकताय शीकायत इति शीकायते स्वाहा शीकताय शीकताय स्वाहा स्वाहा शीकताय स्वाहा स्वाहा शीकताय स्वाहा स्वाहा शीकताय स्वाहा शीकताय स्वाहा स्वाहा शीकताय शीकताय स्वाहा प्रोषिष्यते प्रोषिष्यते स्वाहा शीकताय शीकताय स्वाहा प्रोषिष्यते स्वाहा प्रोषिष्यते प्रोषिष्यते स्वाहा स्वाहा प्रोषिष्यते स्वाहा स्वाहा प्रोषिष्यते स्वाहा स्वाहा प्रोषिष्यते स्वाहा प्रविष्यते स्वाहा स्वाहा प्रविष्यते प्रविष्यते स्वाहा पृष्णते पृष्णते स्वाहा प्रविष्यते प्रविष्यते स्वाहा पृष्णते स्वाहा पृष्णते पृष्णते स्वाहा स्वाहा पृष्णते स्वाहा स्वाहा पृष्णते स्वाहा स्वाहा पृष्णते स्वाहा पृष्णते स्वाहा स्वाहा पृष्णते पृष्णते स्वाहा परिपृष्णते परिपृष्णते स्वाहा पृष्णते पृष्णते स्वाहा परिपृष्णते स्वाहा परिपृष्णते परिपृष्णते स्वाहा स्वाहा परिपृष्णते स्वाहा स्वाहा परिपृष्णते स्वाहा स्वाहा परिपृष्णते स्वाहा परिपृष्णते स्वाहा स्वाहा परिपृष्णते परिपृष्णते स्वाहोद्गृहीष्यत उद्गृहीष्यते स्वाहा परिपृष्णते परिपृष्णते स्वाहोद्गृहीष्यते परिपृष्णत इति परिपृष्णते स्वाहोद्गृहीष्यत उद्गृहीष्यते स्वाहा स्वाहोद्गृहीष्यते स्वाहा स्वाहोद्गृहीष्यते स्वाहा स्वाहोद्गृहीष्यते स्वाहा उद्गृहीष्यते स्वाहा स्वाहोद्गृहीष्यत उद्गृहीष्यते स्वाहोद्गृह्णत उद्गृह्णते स्वाहोद्गृहीष्यत उद्गृहीष्यते स्वाहोद्गृह्णते उद्गृहीष्यत इत्युद्गृहीष्यते स्वाहोद्गृह्णत उद्गृह्णते स्वाहा स्वाहोद्गृह्णते स्वाहा स्वाहोद्गृह्णते स्वाहा स्वाहोद्गृह्णते स्वाहा उद्गृह्णते स्वाहा स्वाहोद्गृह्णत उद्गृह्णते स्वाहोद्गृहीतायोद्गृहीताय स्वाहोद्गृह्णत उद्गृह्णते स्वाहोद्गृहीताय उद्गृह्णत इत्युद्गृह्णते स्वाहोद्गृहीतायोद्गृहीताय स्वाहा स्वाहोद्गृहीताय स्वाहा स्वाहोद्गृहीताय स्वाहा स्वाहोद्गृहीताय स्वाहा उद्गृहीताय स्वाहा स्वाहोद्गृहीतायोद्गृहीताय स्वाहा विप्रोष्यते विप्रोष्यते स्वाहोद्गृहीतायोद्गृहीताय स्वाहा विप्रोष्यते उद्गृहीतायेत्युद्गृहीताय स्वाहा विप्रोष्यते विप्रोष्यते स्वाहा स्वाहा विप्रोष्यते स्वाहा स्वाहा विप्रोष्यते स्वाहा स्वाहा विप्रोष्यते स्वाहा विप्रोष्यते स्वाहा स्वाहा विप्रोष्यते विप्रोष्यते स्वाहा विप्रवमानाय विप्रवमानाय स्वाहा विप्रोष्यते विप्रोष्यते स्वाहा विप्रवमानाय विप्रोष्यत इति विप्रोष्यते स्वाहा विप्लवमानाय विप्लवमानाय स्वाहा स्वाहा विप्लवमानाय स्वाहा स्वाहा विप्लवमानाय स्वाहा स्वाहा विप्लवमानाय स्वाहा विप्लवमानाय स्वाहा स्वाहा विप्लवमानाय विप्लवमानाय स्वाहा विप्लुदाय विप्लुदाय स्वाहा विप्लवमानाय विप्लवमानाय स्वाहा विप्लुदाय विप्लवमानायेति विप्लवमानाय स्वाहा विप्लुदाय विप्लुदाय स्वाहा स्वाहा विप्लुदाय स्वाहा स्वाहा विप्लुदाय स्वाहा स्वाहा विप्लुदाय स्वाहा विप्लुदाय स्वाहा स्वाहा विप्लुदाय विप्लुदाय स्वाहा दक्षत आदक्षते स्वाहा विप्लुदाय विप्लुदाय स्वाहा दक्षते विप्लुदायेति विप्लुदाय स्वाहा दक्षत आदक्षते स्वाहा स्वाहा दक्षते स्वाहा स्वाहा दक्षते स्वाहा स्वाहा दक्षते स्वाहा आदक्षते स्वाहा स्वाहा दक्षत आदक्षते स्वाहा तपद आतपदे स्वाहा दक्षत आदक्षते स्वाहा तपदे आदक्षत इत्यादक्षते स्वाहा तपद आतपदे स्वाहा स्वाहा तपदे स्वाहा स्वाहा तपदे स्वाहा स्वाहा तपदे स्वाहा आतपदे स्वाहा स्वाहा तपद आतपदे स्वाहोग्रमुग्रग्र स्वाहा तपद आतपदे स्वाहोग्रम् आतपत इत्यातपते स्वाहोग्रमुग्रग्रस्वाहा स्वाहोग्रमातपत आतपत उग्रग्रस्वाहा स्वाहोग्रमातपते उग्रमातपत आतपत उग्रमुग्रमातपते स्वाहा स्वाहातपत उग्रमुग्रमातपते स्वाहा आतपते स्वाहा स्वाहातपत आतपते स्वाहर्घ्यर्घ्य स्वाहातपत आतपते स्वाहर्घ्यः आतपत इत्यातपते स्वाहर्घ्यर्घ्य स्वाहा स्वाहर्घ्य स्वाहा स्वाहर्घ्य स्वाहा स्वाहर्घ्य स्वाहा अर्घ्य स्वाहा स्वाहर्घ्यर्घ्य स्वाहा यजुर्भ्यो यजुर्भ्य स्वाहर्घ्यर्घ्य स्वाहा यजुर्भ्यः अर्घ्यैतिर्गोभ्यः स्वाहायुर्भ्यो यजुर्भ्य स्वाहा स्वाहायुर्भ्य स्वाहा स्वाहायुर्भ्य स्वाहा स्वाहायुर्भ्य स्वाहा यजुर्भ्य स्वाहा स्वाहायुर्भ्यो यजुर्भ्य स्वाहा सामभ्य सामभ्य स्वाहायुर्भ्यो यजुर्भ्य स्वाहा सामभ्यः यजुर्भ्य इति यजुभ्यः स्वाहा सामभ्य सामभ्य स्वाहा स्वाहा सामभ्य स्वाहा स्वाहा सामभ्य स्वाहा स्वाहा सामभ्य स्वाहा सामभ्य स्वाहा स्वाहा सामभ्य सामभ्य स्वाहाङ्गिरोभ्यो अङ्गिरोभ्य स्वाहा सामभ्य सामभ्य स्वाहाङ्गिरोभ्यः सामभ्य इति सामाभ्यः स्वाहाङ्गिरोभ्यो अङ्गिरोभ्य स्वाहा स्वाहाङ्गिरोभ्य स्वाहा स्वाहाङ्गिरोभ्य स्वाहा स्वाहाङ्गिरोभ्य स्वाहा अङ्गिरोभ्य स्वाहा स्वाहाङ्गिरोभ्यो अङ्गिरोभ्य स्वाहा वेदेभ्यो वेदेभ्य स्वाहाङ्गिरोभ्यो अङ्गिरोभ्य स्वाहा वेदेभ्य अङ्गिरोभ्य इत्यङ्गिरःभ्यः स्वाहा वेदेभ्यो वेदेभ्य स्वाहा स्वाहा वेदेभ्य स्वाहा स्वाहा वेदेभ्य स्वाहा स्वाहा वेदेभ्य स्वाहा वेदेभ्य स्वाहा स्वाहा वेदेभ्यो वेदेभ्य स्वाहा गाथाभ्यो गाथाभ्य स्वाहा वेदेभ्यो वेदेभ्य स्वाहा गाथाभ्य स्वाहा गाथाभ्यो गाथाभ्य स्वाहा स्वाहा गाथाभ्य स्वाहा स्वाहा गाथाभ्य स्वाहा स्वाहा गाथाभ्य स्वाहा गाथाभ्य स्वाहा स्वाहा गाथाभ्यो गाथाभ्य स्वाहा नाराशिंसेभ्यो नाराशिंसेभ्य स्वाहा गाथाभ्यो गाथाभ्य स्वाहा नाराशिंसेभ्यः स्वाहा नाराशिंसेभ्यो नाराशिंसेभ्य स्वाहा स्वाहा नाराशिंसेभ्य स्वाहा स्वाहा नाराशिंसेभ्य स्वाहा स्वाहा नाराशिंसेभ्य स्वाहा नाराशिंसेभ्य स्वाहा स्वाहा नाराशिंसेभ्यो नाराशिंसेभ्य स्वाहा ऋभिभ्यो ऋभिभ्य स्वाहा नाराशिंसेभ्यो नाराशिंसेभ्य स्वाहा ऋभिभ्यः स्वाहा ऋभिभ्यो ऋभिभ्य स्वाहा स्वाहा ऋभिभ्य स्वाहा स्वाहा ऋभिभ्य स्वाहा स्वाहा ऋभिभ्य स्वाहा ऋभिभ्य स्वाहा स्वाहा ऋभिभ्यो ऋभिभ्य स्वाहा सर्वस्मै सर्वस्मै स्वाहा ऋभिभ्यो ऋभिभ्य स्वाहा सर्वस्मै स्वाहा सर्वस्मै सर्वस्मै स्वाहा स्वाहा सर्वस्मै स्वाहा स्वाहा सर्वस्मै स्वाहा स्वाहा सर्वस्मै स्वाहा सर्वस्मै स्वाहा स्वाहा सर्वस्मै सर्वस्मै स्वाहा स्वाहेति स्वाहा दत्वदे स्वाहा स्वाहा दत्वदे दत्वदे स्वाहा दन्तकाय दन्तकाय स्वाहा दत्वदे दत्वदे स्वाहा दन्तकाय स्वाहा दन्तकाय दन्तकाय स्वाहा स्वाहा दन्तकाय स्वाहा स्वाहा दन्तकाय स्वाहा स्वाहा दन्तकाय स्वाहा दन्तकाय स्वाहा स्वाहा दन्तकाय दन्तकाय स्वाहा प्राणिने प्राणिने स्वाहा दन्तकाय दन्तकाय स्वाहा प्राणिने स्वाहा प्राणिने प्राणिने स्वाहा स्वाहा प्राणिने स्वाहा स्वाहा प्राणिने स्वाहा स्वाहा प्राणिने स्वाहा प्राणिने स्वाहा स्वाहा प्राणिने प्राणिने स्वाहा प्राणाय प्राणाय स्वाहा प्राणिने प्राणिने स्वाहा प्राणाय स्वाहा प्राणाय प्राणाय स्वाहा स्वाहा प्राणाय स्वाहा स्वाहा प्राणाय स्वाहा स्वाहा प्राणाय स्वाहा प्राणाय स्वाहा स्वाहा प्राणाय प्राणाय स्वाहा मुखवदे मुखवदे स्वाहा प्राणाय प्राणाय स्वाहा मुखवदे स्वाहा मुखवदे मुखवदे स्वाहा स्वाहा मुखवदे स्वाहा स्वाहा मुखवदे स्वाहा स्वाहा मुखवदे स्वाहा मुखवदे स्वाहा स्वाहा मुखवदे मुखवदे स्वाहा मुखाय मुखाय स्वाहा मुखवदे मुखवदे स्वाहा मुखाय मुखवद इति मुखवदे स्वाहा मुखाय मुखाय स्वाहा स्वाहा मुखाय स्वाहा स्वाहा मुखाय स्वाहा स्वाहा मुखाय स्वाहा मुखाय स्वाहा स्वाहा मुखाय मुखाय स्वाहा नासिकवदे नासिकवदे स्वाहा मुखाय मुखाय स्वाहा नासिकवदे स्वाहा नासिकवदे नासिकवदे स्वाहा स्वाहा नासिकवदे स्वाहा स्वाहा नासिकवदे स्वाहा स्वाहा नासिकवदे स्वाहा नासिकपते स्वाहा स्वाहा नासिकपते नासिकपते स्वाहा नासिकाय नासिकाय स्वाहा नासिकपते नासिकपते स्वाहा नासिकाय नासिकवत इति नासिकापते स्वाहा नासिकाय नासिकाय स्वाहा स्वाहा नासिकाय स्वाहा स्वाहा नासिकाय स्वाहा स्वाहा नासिकाय स्वाहा अनासिकाय स्वाहा स्वाहा नासिकाय नासिकाय स्वाहा क्षम्यते क्षम्यते स्वाहा नासिकाय नासिकाय स्वाहा क्षम्यते स्वाहा क्षम्यते क्षम्यते स्वाहा स्वाहा क्षम्यते स्वाहा स्वाहा क्षम्यते स्वाहा स्वाहा क्षम्यते स्वाहा क्षण्वते स्वाहा स्वाहा क्षण्वते क्षण्वते स्वाहा रक्षिकाय रक्षिकाय स्वाहा क्षण्वते क्षण्वते स्वाहा रक्षिकाय अक्षण्वत इत्यक्षण्वते स्वाहा रक्षिकाय रक्षिकाय स्वाहा स्वाहा रक्षिकाय स्वाहा स्वाहा रक्षिकाय स्वाहा स्वाहा रक्षिकाय स्वाहा अनक्षिकाय स्वाहा स्वाहा रक्षिकाय रक्षिकाय स्वाहा कर्मिणे कर्मिणे स्वाहा रक्षिकाय रक्षिकाय स्वाहा कर्मिणे स्वाहा कर्णिने कर्णिने स्वाहा स्वाहा कर्णिने स्वाहा स्वाहा कर्णिने स्वाहा स्वाहा कर्णिने स्वाहा कर्णिने स्वाहा स्वाहा कर्णिने कर्णिने स्वाहा कर्णकाय कर्णकाय स्वाहा कर्णिने कर्णिने स्वाहा कर्णकाय स्वाहा कर्णकाय कर्णकाय स्वाहा स्वाहा कर्णकाय स्वाहा स्वाहा कर्णकाय स्वाहा स्वाहा कर्णकाय स्वाहा कर्णकाय स्वाहा स्वाहा कर्णकाय कर्णकाय स्वाहा शीर्षण्वते शीर्षण्वते स्वाहा कर्णकाय कर्णकाय स्वाहा शीर्षण्वते स्वाहा शीर्षण्वते शीर्षण्वते स्वाहा स्वाहा शीर्षण्वते स्वाहा स्वाहा शीर्षण्वते स्वाहा स्वाहा शीर्षण्वते स्वाहा शीर्षण्वते स्वाहा स्वाहा शीर्षण्वते शीर्षण्वते स्वाहा शीर्षकाय शीर्षकाय स्वाहा शीर्षण्वते शीर्षण्वते स्वाहा शीर्षकाय शीर्षण्वत इति शीर्षण्वते स्वाहा शीर्षकाय शीर्षकाय स्वाहा स्वाहा शीर्षकाय स्वाहा स्वाहा शीर्षकाय स्वाहा स्वाहा शीर्षकाय स्वाहा शीर्षकाय स्वाहा स्वाहा शीर्षकाय शीर्षकाय स्वाहा पद्वते पद्वते स्वाहा शीर्षकाय शीर्षकाय स्वाहा पद्वते स्वाहा पद्वते पद्वते स्वाहा स्वाहा पद्वते स्वाहा स्वाहा पद्वते स्वाहा स्वाहा पद्वते स्वाहा पद्वते स्वाहा स्वाहा पद्वते पद्वते स्वाहा पादकाय पादकाय स्वाहा पद्वते पद्वते स्वाहा पादकाय पद्वत इति पद्वते स्वाहा पादकाय पादकाय स्वाहा स्वाहा पादकाय स्वाहा स्वाहा पादकाय स्वाहा स्वाहा पादकाय स्वाहा अपादकाय स्वाहा स्वाहा पादकाय पादकाय स्वाहा प्राणदे प्राणदे स्वाहा पादकाय पादकाय स्वाहा अप्राणदे स्वाहा अप्राणदे प्राणदे स्वाहा स्वाहा अप्राणदे स्वाहा स्वाहा अप्राणदे स्वाहा स्वाहा अप्राणदे स्वाहा प्राणते स्वाहा स्वाहा प्राणते प्राणते स्वाहा प्राणते प्राणते स्वाहा प्राणते प्राणते स्वाहा प्राणते प्राणत इति प्राणते स्वाहा प्राणते प्राणते स्वाहा स्वाहा प्राणते स्वाहा स्वाहा प्राणते स्वाहा स्वाहा प्राणते स्वाहा अप्राणते स्वाहा स्वाहा प्राणते प्राणते स्वाहा वदते वदते स्वाहा प्राणते प्राणते स्वाहा वदते अप्राणत इत्यप्राणते स्वाहा वदते वदते स्वाहा स्वाहा वदते स्वाहा स्वाहा वदते स्वाहा स्वाहा वदते स्वाहा वदते स्वाहा स्वाहा वदते वदते स्वाहा वदते वदते स्वाहा वदते वदते स्वाहा वदते स्वाहा वदते वदते स्वाहा स्वाहा वदते स्वाहा स्वाहा वदते स्वाहा स्वाहा वदते स्वाहा अवदते स्वाहा स्वाहा वदते वदते स्वाहा पश्यते पश्यते स्वाहा वदते वदते स्वाहा पश्यते स्वाहा पश्यते पश्यते स्वाहा स्वाहा पश्यते स्वाहा स्वाहा पश्यते स्वाहा स्वाहा पश्यते स्वाहा पश्यते स्वाहा स्वाहा पश्यते पश्यते स्वाहा पश्यते पश्यते स्वाहा पश्यते पश्यते स्वाहा पश्यते स्वाहा पश्यते पश्यते स्वाहा स्वाहा पश्यते स्वाहा स्वाहा पश्यते स्वाहा स्वाहा पश्यते स्वाहा पश्यते स्वाहा स्वाहा पश्यते पश्यते स्वाहा शृण्वते शृण्वते स्वाहा पश्यते पश्यते स्वाहा शृण्वते स्वाहा शृण्वते शृण्वते स्वाहा स्वाहा शृण्वते स्वाहा स्वाहा शृण्वते स्वाहा स्वाहा शृण्वते स्वाहा शृण्वते स्वाहा स्वाहा शृण्वते शृण्वते स्वाहा शृण्वते शृण्वते स्वाहा शृण्वते शृण्वते स्वाहा शृण्वते स्वाहा शृण्वते शृण्वते स्वाहा स्वाहा शृण्वते स्वाहा स्वाहा शृण्वते स्वाहा स्वाहा शृण्वते स्वाहा शृण्वते स्वाहा स्वाहा शृण्वते शृण्वते स्वाहा मनस्विने मनस्विने स्वाहा शृण्वते शृण्वते स्वाहा मनस्विने स्वाहा मनस्विने मनस्विने स्वाहा स्वाहा मनस्विने स्वाहा स्वाहा मनस्विने स्वाहा स्वाहा मनस्विने स्वाहा मनस्विने स्वाहा स्वाहा मनस्विने मनस्विने स्वाहा मनसे मनसे स्वाहा मनस्विने मनस्विने स्वाहा मनसे स्वाहा मनसे मनसे स्वाहा स्वाहा मनसे स्वाहा स्वाहा मनसे स्वाहा स्वाहा मनसे स्वाहा अमनसे स्वाहा स्वाहा मनसे मनसे स्वाहा रे दस्विने स्वाहा मनसे मनसे स्वाहा रे दस्विने स्वाहा रे दस्विने स्वाहा स्वाहा रे दस्विने स्वाहा स्वाहा रे दस्विने स्वाहा स्वाहा रे दस्विने स्वाहा रेदस्विने स्वाहा स्वाहा रेदस्विने रेदस्विने स्वाहा रेतस्काय रेतस्काय स्वाहा रेदस्विने रेदस्विने स्वाहा रेतस्काय स्वाहा रेतस्काय रेतस्काय स्वाहा स्वाहा रेतस्काय स्वाहा स्वाहा रेतस्काय स्वाहा स्वाहा रेतस्काय स्वाहा रेतस्काय स्वाहा स्वाहा रेतस्काय रेतस्काय स्वाहा प्रजाभ्य प्रजाभ्य स्वाहा रेतस्काय रेतस्काय स्वाहा प्रजाभ्य रेतस्कायेत्यरेतः काय स्वाहा प्रजाभ्य प्रजाभ्य स्वाहा स्वाहा प्रजाभ्य स्वाहा स्वाहा प्रजाभ्य स्वाहा स्वाहा प्रजाभ्य स्वाहा प्रजाभ्य स्वाहा स्वाहा प्रजाभ्य प्रजाभ्य स्वाहा प्रजननाय प्रजननाय स्वाहा प्रजाभ्य प्रजाभ्य स्वाहा प्रजननाय प्रजाभ्य इति प्राजाभ्यः स्वाहा प्रजननाय प्रजननाय स्वाहा स्वाहा प्रजननाय स्वाहा स्वाहा प्रजननाय स्वाहा स्वाहा प्रजननाय स्वाहा प्रजननाय स्वाहा स्वाहा प्रजननाय प्रजननाय स्वाहा लोमोदे स्वाहा प्रजननाय प्रजननाय स्वाहा लोमोदे प्रजननायेति प्रजननाय स्वाहा लोमोदे लोमोदे स्वाहा स्वाहा लोमोदे स्वाहा स्वाहा लोमोदे स्वाहा स्वाहा लोमोदे स्वाहा लोमोदे स्वाहा स्वाहा लोमोदे लोमोदे स्वाहा लोमकाय लोमकाय स्वाहा लोमोदे लोमोदे स्वाहा लोमकाय लोमवतरिति लोमवते स्वाहा लोमकाय लोमकाय स्वाहा स्वाहा लोमकाय स्वाहा स्वाहा लोमकाय स्वाहा स्वाहा लोमकाय स्वाहा अलोमकाय स्वाहा स्वाहा लोमकाय लोमकाय स्वाहा त्वचे त्वचे स्वाहा लोमकाय लोमकाय स्वाहा त्वचे स्वाहा त्वचे त्वचे स्वाहा स्वाहा त्वचे स्वाहा स्वाहा त्वचे स्वाहा स्वाहा त्वचे स्वाहा त्वचे स्वाहा स्वाहा त्वचे त्वचे स्वाहा त्वक्काय त्वक्काय स्वाहा त्वचे त्वचे स्वाहा त्वक्काय स्वाहा त्वक्काय त्वक्काय स्वाहा स्वाहा त्वक्काय स्वाहा स्वाहा त्वक्काय स्वाहा स्वाहा त्वक्काय स्वाहा त्वक्काय स्वाहा स्वाहा त्वक्काय त्वक्काय स्वाहा चर्मण्वते चर्मण्वते स्वाहा त्वक्काय त्वक्काय स्वाहा चर्मण्वते स्वाहा चर्मण्वते चर्मण्वते स्वाहा स्वाहा चर्मण्वते स्वाहा स्वाहा चर्मण्वते स्वाहा स्वाहा चर्मण्वते स्वाहा चर्मण्वते स्वाहा स्वाहा चर्मण्वते चर्मण्वते स्वाहा चर्मकाय चर्मकाय स्वाहा चर्मण्वते चर्मण्वते स्वाहा चर्मकाय चर्मण्वत इति चर्मण्वते स्वाहा चर्मकाय चर्मकाय स्वाहा स्वाहा चर्मकाय स्वाहा स्वाहा चर्मकाय स्वाहा स्वाहा चर्मकाय स्वाहा अचर्मकाय स्वाहा स्वाहा चर्मकाय चर्मकाय स्वाहा लोहितवदे स्वाहा चर्मकाय चर्मकाय स्वाहा लोहितवदे स्वाहा लोहितवदे लोहितवदे स्वाहा स्वाहा लोहितवदे स्वाहा स्वाहा लोहितवदे स्वाहा स्वाहा लोहितवदे स्वाहा लोहितवदे स्वाहा स्वाहा लोहितवदे लोहितवदे स्वाहा लोहिताय लोहिताय स्वाहा लोहितवदे लोहितवदे स्वाहा लोहिताय लोहितवदे लोहिता स्वाहा लोहिताय लोहिताय स्वाहा स्वाहा लोहिताय स्वाहा स्वाहा लोहिताय स्वाहा स्वाहा लोहिताय स्वाहा अलोहिताय स्वाहा स्वाहा लोहिताय लोहिताय स्वाहा मागु सन्मते मागु सन्मते स्वाहा लोहिताय लोहिताय स्वाहा मागु सन्मते स्वाहा मागु सन्मते मागु सन्मते स्वाहा स्वाहा मागु सन्मते स्वाहा स्वाहा मागु सन्मते स्वाहा स्वाहा मागु सन्मते स्वाहा मागुं सन्मते स्वाहा स्वाहा मागुं सन्मते मागुं सन्मते स्वाहा मागुं सकाय मागुं सकाय स्वाहा मागुं सन्मते मागुं सन्मते स्वाहा मागुं सकाय मागुं सन्वत इति मागुं सन्नपदे स्वाहा मागुं सकाय मागुं सकाय स्वाहा स्वाहा मागुं सकाय स्वाहा स्वाहा मागुं सकाय स्वाहा स्वाहा मागुं सकाय स्वाहा मागुं सकाय स्वाहा स्वाहा मागुं सकाय मागुं सकाय स्वाहा स्नावभ्य स्नावभ्य स्वाहा मागुं सकाय मागुं सकाय स्वाहा स्नावभ्य स्वाहा स्नावभ्य स्नावभ्य स्वाहा स्वाहा स्नावभ्य स्वाहा स्वाहा स्नावभ्य स्वाहा स्वाहा स्नावभ्य स्वाहा स्नामभ्य स्वाहा स्वाहा स्नामभ्य स्नामभ्य स्वाहा अस्नामकाय स्नामकाय स्वाहा स्नामभ्य स्नामभ्य स्वाहा अस्नामकाय स्नामभ्यैति स्नामभ्यः स्वाहा अस्नामकाय स्नामकाय स्वाहा स्वाहा अस्नामकाय स्वाहा स्वाहा अस्नामकाय स्वाहा स्वाहा अस्नामकाय स्वाहा अस्नामकाय स्वाहा स्वाहा अस्नामकाय स्नामकाय स्वाहा अस्थन्वदे स्थन्वदे स्वाहा अस्नामकाय स्नामकाय स्वाहा अस्थन्वदे स्वाहा अस्थन्वदे स्थन्वदे स्वाहा स्वाहा अस्थन्वदे स्वाहा स्वाहा अस्थन्वदे स्वाहा स्वाहा अस्थन्वदे स्वाहा अस्थन्वदे स्वाहा स्वाहा अस्थन्वदे स्थन्वदे स्वाहा नष्टिकाय नष्टिकाय स्वाहा अस्थन्वदे स्थन्वदे स्वाहा नष्टिकाय अस्थन्वदैत्यस्थन्वदे स्वाहा नष्टिकाय नष्टिकाय स्वाहा स्वाहा नष्टिकाय स्वाहा स्वाहा नष्टिकाय स्वाहा स्वाहा नष्टिकाय स्वाहा नष्टिकाय स्वाहा स्वाहा नष्टिकाय नष्टिकाय स्वाहा मज्जन्वदे मज्जन्वदे स्वाहा नष्टिकाय नष्टिकाय स्वाहा मज्जन्वदे स्वाहा मज्जन्वदे मज्जन्वदे स्वाहा स्वाहा मज्जन्वदे स्वाहा स्वाहा मज्जन्वदे स्वाहा स्वाहा मज्जन्वदे स्वाहा मज्जन्वदे स्वाहा स्वाहा मज्जन्वदे मज्जन्वदे स्वाहा मज्जकाय मज्जकाय स्वाहा मज्जन्वदे मज्जन्वदे स्वाहा मज्जकाय मज्जन्वद इति मज्जन्वदे स्वाहा मज्जकाय मज्जकाय स्वाहा स्वाहा मज्जकाय स्वाहा स्वाहा मज्जकाय स्वाहा स्वाहा मज्जकाय स्वाहा मज्जकाय स्वाहा स्वाहा मज्जकाय मज्जकाय स्वाहाङ्गिनेङ्गिने स्वाहा मज्जकाय मज्जकाय स्वाहाङ्गिने स्वाहाङ्गिनेङ्गिने स्वाहा स्वाहाङ्गिने स्वाहा स्वाहाङ्गिने स्वाहा स्वाहाङ्गिने स्वाहा अङ्गिने स्वाहा स्वाहाङ्गिनेङ्गिने स्वाहा नङ्गाय नङ्गाय स्वाहाङ्गिनेङ्गिने स्वाहा नङ्गाय स्वाहा नङ्गाय नङ्गाय स्वाहा स्वाहा नङ्गाय स्वाहा स्वाहा नङ्गाय स्वाहा स्वाहा नङ्गाय स्वाहा अनङ्गाय स्वाहा स्वाहा नङ्गाय नङ्गाय स्वाहात्मन आत्मने स्वाहा नङ्गाय नङ्गाय स्वाहात्मने स्वाहात्मन आत्मने स्वाहा स्वाहात्मने स्वाहा स्वाहात्मने स्वाहा स्वाहात्मने स्वाहा आत्मने स्वाहा स्वाहात्मन आत्मने स्वाहाना आत्मने न आत्मने स्वाहात्मन आत्मने स्वाहाना आत्मने स्वाहना आत्मनेना आत्मने स्वाहा स्वाहना आत्मने स्वाहा स्वाहना आत्मने स्वाहा स्वाहना आत्मने स्वाहा आत्मने स्वाहा स्वाहना आत्मनेना आत्मने स्वाहा सर्वस्मै सर्वस्मै स्वाहना आत्मनेना आत्मने स्वाहा सर्वस्मै स्वाहा सर्वस्मै सर्वस्मै स्वाहा स्वाहा सर्वस्मै स्वाहा स्वाहा सर्वस्मै स्वाहा स्वाहा सर्वस्मै स्वाहा सर्वस्मै स्वाहा स्वाहा सर्वस्मै सर्वस्मै स्वाहा स्वाहेति स्वाहा त्वायुनक्तिरक्तित्वाकस्त्वायुनक्तिरक्तित्वायुनक्तिरक्तित्वात्त्वायुनक्तिसयुनक्तिरक्तित्वात्त्वायुनक्तिसयुनक्तिरक्तित्वात्त्वायुनक्तिसयुनक्तिरक्तित्वात्त्वायुनक्तिरक्तित्वायुनक्तिरक्तित्वात्त्वायुनक्तिरक्तित्वात्त्वायुनक्तिरक्तित्वात्त्वायुनक्तिरक्तित्वात्त्वायुनक्तिरक्तित्वात्त्वायुनक्तिरक्तित्वात्त्वायुनक्तिरक्तित्वात्त्वायुनक्तिरक्तित्वात्त्वायुनक्तिरक्तित्वात्त्वायुनक्तिरक्तित्वात्त्वायुनक्तिरक्तित्वात्त्वायुनक्तिरक्तित्वात्त्वायुनक विष्णुः युनक्तविष्णुर्विष्णुर्युनक्तयुनक्तविष्णुस्त्वा यज्ञस्यर्ध्यमह्यम् अमुष्मैकामाय कामाय आयुष आयुषे कामाय आयुष्मा अमुष्मैकामाय आयुषे कामाय आयुष आयुषे कामाय कामाय आयुषे त्वा त्वायुषे कामाय कामाय आयुषे त्वा आयुषे त्वा त्वायुष आयुषे त्वा प्राणाय प्राणाय त्वायुष आयुषे त्वा प्राणाय त्वा त्वा प्राणाय त्वा त्वा प्राणाय त्वा त्वा प्राणाय त्वा प्राणायत्वा त्वा प्राणाय प्राणायत्वा पानाय पानायत्वा प्राणाय प्राणायत्वा पानाय प्राणायेति प्राणाय त्वापानाय पानायत्वा त्वा पानायत्वा त्वा पानायत्वा त्वा पानायत्वा अपानायत्वा त्वा पानाय पानायत्वा व्यानाय व्यानायत्वा पानाय पानायत्वा व्यानाय अपानायेत्यपानाय व्यानाय व्यानायत्वा त्वा व्यानायत्वा त्वा व्यानायत्वा त्वा व्यानायत्वा व्यानायत्वा त्वा व्यानाय व्यानायत्वा व्युष्ट्यै व्युष्ट्यै त्वा व्यानाय व्यानायत्वा व्युष्टि व्यानायेति वि अनाय त्वा व्युष्ट्यै व्युष्ट्यै त्वा त्वा व्युष्ट्यै त्वा त्वा व्युष्ट्यै त्वा त्वा व्युष्ट्यै त्वा व्युष्ट्यै त्वा त्वा व्युष्ट्यै व्युष्ट्यै त्वा रय्यै रय्यै त्वा व्युष्ट्यै व्युष्ट्यै त्वा रय्यै व्युष्ट्या इति वि उष्ट्यै त्वारयै रय्यै त्वा त्वारयै त्वा त्वारयै त्वा त्वारयै त्वा रय्यै त्वा त्वारयै रय्यै त्वा राधसे राधसे त्वारयै रय्यै त्वा राधसे त्वाराधसे राधसे त्वा त्वाराधसे त्वा त्वाराधसे त्वा त्वाराधसे त्वा राधसे त्वा त्वाराधसे राधसे त्वा घोषाय घोषाय त्वाराधसे राधसे त्वा घोषाय त्वा घोषाय घोषाय त्वा त्वा घोषाय त्वा त्वा घोषाय त्वा त्वा घोषाय त्वा घोषाय त्वा त्वा घोषाय घोषाय त्वा पोषाय पोषाय त्वा घोषाय घोषाय त्वा पोषाय त्वा पोषाय पोषाय त्वा त्वा पोषाय त्वा त्वा पोषाय त्वा त्वा पोषाय त्वा पोषाय त्वा त्वा पोषाय पोषाय त्वा राद्घोषाय राद्घोषाय त्वा पोषाय पोषाय त्वा राद्घोषाय त्वाराद्घोषाय राद्घोषाय त्वा त्वाराद्घोषाय त्वा त्वाराद्घोषाय त्वा त्वाराद्घोषाय त्वा आराद्घोषाय त्वा त्वाराद्घोषाय राद्घोषाय त्वा प्रच्युत्यै प्रच्युत्यै त्वाराद्घोषाय राद्घोषाय त्वा प्रच्युत्यै आराद्घोषायेत्याराद्घोषाय त्वा प्रच्युत्यै प्रच्युत्यै त्वा त्वा प्रच्युत्यै त्वा त्वा प्रच्युत्यै त्वा त्वा प्रच्युत्यै त्वा प्रच्युत्यै त्वा त्वा प्रच्युत्यै प्रच्युत्यै त्वा प्रच्युत्या इति प्राच्युत्यै इति त्वा अग्नये गायत्राय गायत्रायाग्नयेग्नये गायत्राय त्रिवृते त्रिवृते गायत्रायाग्नयेग्नये गायत्राय त्रिवृते गायत्राय त्रिवृते त्रिवृते गायत्राय गायत्राय त्रिवृते राधन्तराय राधन्तराय त्रिवृते गायत्राय गायत्राय त्रिवृते राधन्तराय त्रिवृते राधन्तराय राधन्तराय त्रिवृते त्रिवृते राधन्तराय वासन्ताय वासन्ताय राधन्तराय त्रिवृते त्रिवृते राधन्तराय वासन्ताय त्रिवृत इति त्रिवृते राधन्तराय वासन्ताय वासन्ताय राधन्तराय राधन्तराय वासन्तायाष्टाकपालोऽष्टाकपालो वासन्ताय राधन्तराय राधन्तराय वासन्तायाष्टाकपाल राधन्तरायेति राधम् वासन्तायाष्टाकपालोऽष्टाकपालो वासन्ताय वासन्तायाष्टाकपाल इन्द्रायेन्द्रायाष्टाकपालो वासन्ताय वासन्तायाष्टाकपाल इन्द्राय अष्टाकपाल इन्द्रायेन्द्रायाष्टाकपालोऽष्टाकपाल इन्द्राय त्रैष्टुभाय त्रैष्टुभायेन्द्रायाष्टाकपालोऽष्टाकपाल इन्द्राय त्रैष्टुभाय अष्टाकपाल इत्यष्टाकपालः इन्द्राय त्रैष्टुभाय त्रैष्टुभायेन्द्रायेन्द्राय त्रैष्टुभाय पञ्चदशाय पञ्चदशाय त्रैष्टुभायेन्द्रायेन्द्राय त्रैष्टुभाय पञ्चदशाय त्रैष्टुभाय पञ्चदशाय पञ्चदशाय त्रैष्टुभाय त्रैष्टुभाय पञ्चदशाय बार्हताय बार्हताय पञ्चदशाय त्रैष्टुभाय त्रैष्टुभाय पञ्चदशाय बार्हताय पञ्चदशाय बार्हताय बार्हताय पञ्चदशाय पञ्चदशाय बार्हताय ग्रैष्माय ग्रैष्माय बार्हताय पञ्चदशाय पञ्चदशाय बार्हताय ग्रैष्माय पञ्चदशायेति पञ्चदशाय बार्हताय ग्रैष्माय ग्रैष्माय बार्हताय बार्हताय ग्रैष्माय एकादशकपाल एकादशकपालो ग्रैष्माय बार्हताय बार्हताय ग्रैष्माय एकादशकपालः ग्रैष्माय एकादशकपाल एकादशकपालो ग्रैष्माय ग्रैष्माय एकादशकपालो विश्वेभ्यो विश्वेभ्य एकादशकपालो ग्रैष्माय ग्रैष्माय एकादशकपालो विश्वेभ्यः एकादशकपालो विश्वेभ्यो विश्वेभ्य एकादशकपाल एकादशकपालो विश्वेभ्यो देवेभ्यो देवेभ्यो विश्वेभ्य एकादशकपाल एकादशकपालो विश्वेभ्यो देवेभ्यः एकादशकपाल इत्येकादशकपालः विश्वेभ्यो देवेभ्यो देवेभ्यो विश्वेभ्यो विश्वेभ्यो देवेभ्यो जागतेभ्यो जागतेभ्यो देवेभ्यो विश्वेभ्यो विश्वेभ्यो देवेभ्यो जागतेभ्यः देवेभ्यो जागतेभ्यो जागतेभ्यो देवेभ्यो देवेभ्यो जागतेभ्यः सप्तदशेभ्यः सप्तदशेभ्यो जागतेभ्यो देवेभ्यो देवेभ्यो जागतेभ्यः सप्तदशेभ्यः जागतेभ्यः सप्तदशेभ्यः सप्तदशेभ्यो जागतेभ्यो जागतेभ्यः सप्तदशेभ्यो वैरूपेभ्यो वैरूपेभ्यः सप्तदशेभ्यो जागतेभ्यो जागतेभ्यः सप्तदशेभ्यो वैरूपेभ्यः सप्तदशेभ्यो वैरूपेभ्यो वैरूपेभ्यः सप्तदशेभ्यः सप्तदशेभ्यो वैरूपेभ्यो मार्षिकेभ्यो मार्षिकेभ्यो वैरूपेभ्यः सप्तदशेभ्यः सप्तदशेभ्यो वैरूपेभ्यो मार्षिकेभ्यः सप्तदशेभ्य इति सप्तदशेभ्यः वैरूपेभ्यो मार्षिकेभ्यो मार्षिकेभ्यो वैरूपेभ्यो वैरूपेभ्यो मार्षिकेभ्यो द्वादशकपालो द्वादशकपालो मार्षिकेभ्यो वैरूपेभ्यो वैरूपेभ्यो मार्षिकेभ्यो द्वादशकपालः वार्षिकेभ्यो द्वादशकपालो द्वादशकपालो मार्षिकेभ्यो वार्षिकेभ्यो द्वादशकपालो मित्रावरुणाभ्याम् मित्रावरुणाभ्याम् द्वादशकपालो वार्षिकेभ्यो मार्षिकेभ्यो द्वादशकपालो मित्रावरुणाभ्याम् द्वादशकपालो मित्रावरुणाभ्याम् मित्रावरुणाभ्याम् द्वादशकपालो द्वादशकपालो मित्रावरुणाभ्यामानुष्टुभाभ्यामानुष्टुभाभ्याम् मित्रावरुणाभ्याम् द्वादशकपालो द्वादशकपालो मित्रावरुणाभ्यामानुष्टुभाभ्याम् द्वादशकपाल इति द्वादश कपालः मित्रावरुणाभ्यामानुष्टुभाभ्यामानुष्टुभाभ्याम् मित्रावरुणाभ्याम् मित्रावरुणाभ्यामानुष्टुभाभ्यामेकविभूषाभ्यामेकविभूषाभ्यामानुष्टुभाभ्याम् मित्रावरुणाभ्याम् मित्रावरुणाभ्यामानुष्टुभाभ्यामेकविभूषाभ्याम् मित्रावरुणाभ्यामिति मित्रावरुणाभ्याम् आनुष्टुभाभ्यामेकविभूषाभ्यामेकविभूषाभ्यामानुष्टुभाभ्यामानुष्टुभाभ्यामेकविभूषाभ्याम् वै राजाभ्याम् वै राजाभ्यामेकविभूषाभ्यामानुष्टुभाभ्यामानुष्टुभाभ्यामेकविभूषाभ्याम् वै राजाभ्याम् आनुष्टुभाभ्यामित्यादोऽस्तुभाभ्याम् एकविभूषाभ्याम् वै राजाभ्याम् वै राजाभ्यामेकविभूषाभ्यामेकविभूषाभ्याम् वै राजाभ्यागुंशारदाभ्यागुंशारदाभ्याम् वै राजाभ्यामेकविभूषाभ्यामेकविभूषाभ्याम् वै राजाभ्यागुंशारदाभ्याम् एकविभूषाभ्यामित्येकविभूषाभ्याम् वै राजाभ्यागुंशारदाभ्यागुंशारदाभ्याम् वै राजाभ्याम् वै राजाभ्यागुंशारदाभ्याम् वयस्यापयस्याशारदाभ्याम् वै राजाभ्याम् वै राजाभ्यागुंशारदाभ्याम् वयस्या शारदाभ्याम् वयस्यापयस्याशारदाभ्यागुंशारदाभ्याम् वयस्या बृहस्पतये बृहस्पतये वयस्याशारदाभ्यागुंशारदाभ्याम् यस्या बृहस्पतये बृहस्पतयेपयस्यापयस्या बृहस्पतये पाङ्काय पाङ्काय बृहस्पतयेपयस्यापयस्या बृहस्पतये पाङ्काय बृहस्पतये पाङ्काय पाङ्काय बृहस्पतये बृहस्पतये पाङ्काय तृणवाय तृणवाय पाङ्काय बृहस्पतये बृहस्पतये पाङ्काय तृणवाय पाङ्काय तृणवाय तृणवाय पाङ्काय पाङ्काय तृणवाय शाक्पराय शाक्पराय तृणवाय पाङ्काय पाङ्काय तृणवाय शाक्पराय तृणवाय शाक्पराय शाक्पराय तृणवाय तृणवाय शाक्पराय हैमन्तिकाय हैमन्तिकाय शाक्पराय तृणवाय तृणवाय शाक्पराय हैमन्तिकाय तृणवायेति त्रिणवाय शाक्पराय हैमन्तिकाय हैमन्तिकाय शाक्पराय शाक्पराय हैमन्तिकाय चरश्चर हैमन्तिकाय शाक्पराय शाक्पराय हैमन्तिकाय चरुः हैमन्तिकाय चरश्चर हैमन्तिकाय हैमन्तिकाय चरुस्य वित्रे सवित्रे चरुः हैमन्तिकाय हैमन्तिकाय चरुस्य वित्रे जलस्सवित्रे सवित्रे जलश्चरस्सवित्र आदिच्छन्दसाय आदिच्छन्दसाय सवित्रे जलश्चरस्सवित्र आदिच्छन्दसाय सवित्र आदिच्छन्दसायादिच्छन्दसाय सवित्रे सवित्र आदिच्छन्दसाय त्रयस्त्रिगुंशाय त्रयस्त्रिगुंशायादिच्छन्दसाय सवित्रे सवित्र आदिच्छन्दसाय त्रयस्त्रिगुंशाय आदिच्छन्दसाय त्रयस्त्रिगुंशाय त्रयस्त्रिगुंशायादिच्छन्दसायादिच्छन्दसाय त्रयस्त्रिगुंशाय रैवताय रैवताय त्रयस्त्रिगुंशायादिच्छन्दसायादिच्छन्दसाय त्रयस्त्रिगुंशाय रैवताय आदिच्छन्दसायेत्यादि छन्दसाय त्रयस्त्रिगुंशाय रैवताय रैवताय त्रयस्त्रिगुंशाय त्रयस्त्रिगुंशाय रैवताय शैशिराय शैशिराय रैवताय त्रयस्त्रिगुंशाय त्रयस्त्रिगुंशाय रैवताय शैशिराय त्रयस्त्रिगुंशायेति त्रयः त्रिगुंशाय रैवताय शैशिराय शैशिराय रैवताय रैवताय शैशिराय द्वादशकपालो द्वादशकपालः शैशिराय रैवताय रैवताय शैशिराय द्वादशकपालः शैशिराय द्वादशकपालो द्वादशकपालश्शैशिराय शैशिराय द्वादशकपालोदित्यादित्यै द्वादशकपालश्शैशिराय शैशिराय द्वादशकपालोदित्यै द्वादशकपालोदित्यादित्यै द्वादशकपालो द्वादशकपालोदित्यै विष्णुपत्न्यै विष्णुपत्यादित्यै द्वादशकपालो द्वादशकपालोदित्यै विष्णुपत्न्यै द्वादशकपाल इति द्वादश कपालः अदित्यै विष्णुपत्न्यै विष्णुपत्न्या अदित्या अदित्यै विष्णुपत्न्यै जलश्चरुर्विष्णुपत्न्या अदित्या अदित्यै विष्णुपत्न्यै जलुः विष्णुपत्न्यै जलश्चरुर्विष्णुपत्न्यै विष्णुपत्न्यै जलरग्नयेग्नये जलुर्विष्णुपत्न्यै विष्णुपत्न्यै जलरग्नये विष्णुपत्न्या इति विष्णुपत्न्यै चलरग्नयेग्नये जलश्चरुरग्नये वैश्वानराय वैश्वानरायाग्नये जलश्चरुरग्नये वैश्वानराय अग्नये वैश्वानराय वैश्वानरायाग्नयेग्नये वैश्वानराय द्वादशकपालो द्वादशकपालो वैश्वानरायाग्नयेग्नये वैश्वानराय द्वादशकपालः वैश्वानराय द्वादशकपालो द्वादशकपालो वैश्वानराय वैश्वानराय द्वादशकपालोऽनुमत्या अनुमत्यै द्वादशकपालो वैश्वानराय वैश्वानराय द्वादशकपालोऽनुमत्यै द्वादशकपालोऽनुमत्या अनुमत्यै द्वादशकपालो द्वादशकपालोऽनुमत्यै चतुश्चरुरनुमत्यै द्वादशकपालो द्वादशकपालोऽनुमत्यै चतुः द्वादशकपाल इति द्वादशकपालः अनुमत्ये चलश्चरनुमत्या अनुमत्ये जलः कायः कायश्चरनुमत्या अनुमत्ये जलः कायः अनुमत्या इत्यनुमत्ये चलः कायः कायश्चरश्चरः काय एककपाल एककपालः कायश्चरश्चरः काय एककपालः काय एककपाल एककपालः कायः काय एककपालः एककपाल इत्येककपालः यो वै वै यो यो वा अग्नावग्नौ वै यो यो वा अग्नौ वा अग्नावग्नौ वै वा अग्नावग्निरग्निरग्नौ वै वा अग्नावग्निः अग्नावग्निरग्निरग्नावग्नावग्निः प्रह्रियते प्रह्रियते अग्निरग्नावग्नावग्निः प्रह्रियते अग्निः प्रह्रियते प्रह्रियते अग्निरग्निः प्रह्रियते यो यः प्रह्रियते अग्निरग्निः प्रह्रियते यः प्रह्रियते यो यः प्रह्रियते प्रह्रियते यश्च यः प्रह्रियते प्रह्रियते यश्च प्रह्रियत इति प्राह्रियते यश्च जयो यश्च सोमः सोमश्च यो यश्च सोमः च सोमः सोमश्च च सोमो राजा राजा सोमश्च च सोमो राजा सोमो राजा राजा सोमः सोमो राजातयोस्तयो राजा सोमः सोमो राजातयोः राजातयोस्तयो राजा राजातयो रेष एष तयो राजा राजातयो रेषः तयो रेष एष तयोस्तयो रेष आदित्यमादित्यमेष तयोस्तयो रेष आदित्यम् एष आदित्यमादित्यमेष एष आदित्यम् यद्यदादित्यमेष एष आदित्यम् यत् आदित्यम् यद्यदादित्यमादित्यम् यदग्निशोमीयो अग्निशोमीयो यदादित्यमादित्यम् यदग्निशोमीयः यदग्निशोमीयो अग्निशोमीयो यद्यदग्निशोमीयोथाथा अग्निशोमीयो यद्यदग्निशोमीयोथा अग्निशोमीयोथाथा अग्निशोमीयो अग्निशोमीयोथैष एष अग्निशोमीयो अग्निशोमीयोथैषः अग्निशोमीय इत्यग्नि सोमीयः अथैष एषोथाथैष रुद्रो रुद्र एषोथाथैष रुद्रः एष रुद्रो रुद्र एष रुद्रो यो यो रुद्र एष रुद्रो यः रुद्रो यो यो रुद्रो रुद्रो यश्चीयते चीयते यो रुद्रो रुद्रो यश्चीयते यश्चीयते चीयते यो यश्चीयते यद्यच्चीयते यो यश्चीयते यद् चीयते यद्यच्चीयते चीयते यत्सञ्चिते सञ्चिते यच्चीयते चीयते यत्सञ्चिते यत्सञ्चिते सञ्चिते यद्यत्सञ्चिते अग्नावग्नौ सञ्चिते यद्यत्सञ्चिते अग्नौ सञ्चिते अग्नावग्नौ सञ्चिते सञ्चिते अग्नावेतान्येतान्यग्नौ सञ्चिते सञ्चिते अग्नावेतानि सञ्चित इति सञ्चिते अग्नावेतान्येतान्यग्नावग्नावेतानि हवीगुंषि हवीगुष्येतान्यग्नावग्नावेतानि हवीगुंषि एतानि हवीगुंषि हवीगुष्येतान्येतानि हवीगुंषिन हवीगुष्येतान्येतानि हवीगुंषिन हवीगुंषिन हवीगुंषि हवीगुंषिन निर्वपेर्निर्वपेर्न हवीगुंषि हवीगुंषिन निर्वपेद् निर्वपेन्न निर्वपे देश एष निर्वपेन्न निर्वपे देशः निर्वपे देश एष निर्वपेन्निर्वपे देश एवैवैष निर्वपेन्निर्वपे देश एव निर्वपेदितिपेत् एष एवैवैष एष एव रुद्रो रुद्र एवैष एष एव रुद्रः एव रुद्रो रुद्र एवैव रुद्रो शान्तो शान्तो रुद्र एवैव रुद्रो शान्तः रुद्रो शान्तो शान्तो रुद्रो रुद्रो शान्त उपोत्थायोपोत्थाय शान्तो रुद्रो रुद्रो शान्त उपोत्थाय शान्तौ बोत्थाय बोत्थाय शान्तो शान्तौ बोत्थाय प्रजाम् प्रजाम् बोत्थाय शान्तो शान्तौ बोत्थाय प्रजाम् बोत्थाय प्रजाम् प्रजाम् बोत्थाय बोत्थाय प्रजाम् पशून् पशून् प्रजाम् बोत्थाय बोत्थाय प्रजाम् पशून् उपोत्थायेत्युपा उत्थाय प्रजाम् पशून् पशून् प्रजाम् प्रजाम् पशून् यजमानस्य यजमानस्य पशून् प्रजाम् प्रजाम् पशून् यजमानस्य प्रजामिति प्राजाम् पशून् यजमानस्य यजमानस्य पशून् पशून् यजमानस्याभ्यभिजमानस्य पशून् पशून् यजमानस्याभि यजमानस्याभ्यभिजमानस्य यजमानस्याभिमन्येत मन्येताभिजमानस्य यजमानस्याभिमन्येत अभिमन्येत मन्येताभ्यभिमन्येत यद्यन्मन्येताभ्यभिमन्येत यद् मन्येत यद्यन्मन्येत मन्येत यत्सञ्चिते सञ्चिते यन्मन्येत मन्येत यत्सञ्चिते यत्सञ्चिते सञ्चिते यद्यत्सञ्चितेऽग्नावग्नौ सञ्चिते यद्यत्सञ्चितेऽग्नौ सञ्चितेऽग्नावग्नौ सञ्चिते सञ्चितेऽग्नावेतान्येतान्यग्नौ सञ्चिते सञ्चितेऽग्नावेतानि सञ्चित इति संचिते अग्नावेतान्येतान्यग्नावग्नावेतानि हवीगुंषि हवीगुष्येतान्यग्नावग्नावेतानि हवीगुंषि एतानि हवीगुंष हवीगुष्येतान्येतानि हवीगुंष निर्भवति निर्भवति हवीगुष्येतान्येतानि हवीगुंष निर्भवति हवीगुंष निर्भवति निर्भवति हवीगुंषि हवीगुंषि निर्भवति भागधेयेन भागधेयेन निर्भवति हवीगुंषि हवीगुंषि निर्भवति भागधेयेन निर्भवति भागधेयेन भागधेयेन निर्भवति निर्भवति भागधेयेनैवैव भागधेयेन निर्भवति निर्भवति भागधेयेनैव निर्भवतीति निः भवति भागधेयेनैवैव भागधेयेन भागधेयेनैवैनमेनमेव भागधेयेन भागधेयेनैवैनम् भागधेयेनेति भागाधेयेन एवैनमेनमेवैवैनकोशमयति शमयत्येन मेवैवैनकोशमयति येन कोशमयति शमयत्येन मेन कोशमयति न शमयत्येन मेन कोशमयति न शमयति न शमयति शमयति नास्यास्य न शमयति शमयति नास्य नास्यास्य न नास्य रुद्रो रुद्रोऽस्य न नास्य रुद्रः अस्य रुद्रो रुद्रोऽस्यास्य रुद्रो शान्तो शान्तो रुद्रोऽस्यास्य रुद्रो शान्तः रुद्रो शान्तो शान्तो रुद्रो रुद्रो शान्तौ बोत्थायो बोत्थाय शान्तो रुद्रो रुद्रो शान्तौ बोत्थाय अशान्तौ बोत्थायो बोत्थाय शान्तो शान्तौ बोत्थाय प्रजाम् प्रजाम् बोत्थाय शान्तो शान्तौ बोत्थाय प्रजाम् बोत्थाय प्रजाम् प्रजाम् बोत्थायो बोत्थाय प्रजाम् पशून् पशून् प्रजाम् बोत्थायो बोत्थाय प्रजाम् पशून् उपोत्थायेत्युपा उत्थाय प्रजाम् पशून् पशून् प्रजाम् प्रजाम् पशूनभ्यभि पशून् प्रजाम् प्रजाम् पशूनभि प्रजामिति प्राजाम् पशूनभ्यभि पशून् पशूनभिमन्यते मन्यतेऽभि पशून् पशूनभिमन्यते अभिमन्यते मन्यतेभ्यभिमन्यते दश दश मन्यतेभ्यभिमन्यते दश मन्यते दश दश मन्यते मन्यते दश हवीगुंषि हवीगुंषि दश मन्यते मन्यते दश हवीगुंषि दश हवीगुंषि हवीगुंषि दश दश हवीगुंषि भवन्ति भवन्ति हवीगुंषि दश दश हवीगुंषि भवन्ति हवीगुंषि भवन्ति भवन्ति हवीगुंषि हवीगुंषि भवन्ति नव नव भवन्ति हवीगुंषि हवीगुंषि भवन्ति नव भवन्ति नव नव भवन्ति भवन्ति नव वै वै नव भवन्ति भवन्ति नव वै नव वै वै नव नव वै पुरुषे पुरुषे वै नव नव वै पुरुषे वै पुरुषे पुरुषे वै वै पुरुषे प्राणाः प्राणाः पुरुषे वै वै पुरुषे प्राणाः पुरुषे प्राणाः प्राणाः पुरुषे पुरुषे प्राणानाभिर्नाभिः प्राणाः पुरुषे पुरुषे प्राणानाभिः प्राणानाभिर्नाभिः प्राणाः प्राणानाभिर्दशमे दशमेनाभिः प्राणाः प्राणानाभिर्दशमे प्राणादि प्राणाः नाभिर्दशमे दशमेनाभिर्नाभिर्दशमे प्राणान् प्राणान् दशमेनाभिर्नाभिर्दशमे प्राणान् दशमे प्राणान् प्राणान् दशमे दशमे प्राणानेवैव प्राणान् दशमे दशमे प्राणानेव प्राणानेवैव प्राणान् प्राणानेव यजमाने यजमान एव प्राणान् प्राणानेव यजमाने प्राणानिति प्राणान् एव यजमाने यजमान एवैव यजमाने दधाति दधाति यजमान एवैव यजमाने दधाति यजमाने दधाति दधाति यजमाने यजमाने दधात्यथो अथो दधाति यजमाने यजमाने दधात्यथो दधात्यथो अथो दधाति दधात्यथो दशाक्षरा दशाक्षराथो दधाति दधात्यथो दशाक्षरा अथो दशा अक्षरा दशा अक्षराथो अथो दशा अक्षरा विराट् विराट् दशा अक्षराथो अथो दशा अक्षरा विराट् अथो इत्यथो दशा अक्षरा विराट् विराट् दशा अक्षरा दशा अक्षरा विराडन्नमन्नम् विराट् दशा अक्षरा दशा अक्षरा विराडन्नम् दशा अक्षरे दशा अक्षरा विराडन्नमन्नम् विराट् विराडन्नम् विराट् विराडन्नम् विराट् विराडन्नम् विराट् विराडिति विराट् अन्नम् विराट् विराडन्नमन्नम् विराट् विराजि विराजि विराडन्नमन्नम् विराट् विराजि विराट् विराज विराज विराट् विराट् विराज्येवैव विराज विराट् विराट् विराज्येव विराडिति विराट् विराज्येवैव विराज विराज्येवान्नाद्येन्नाद्य एव विराज विराज्येवान्नाद्ये विराजीति विराजि एवान्नाद्येन्नाद्य एवैवान्नाद्ये प्रतिप्रत्यन्नाद्य एवैवान्नाद्ये प्रति अन्नाद्ये प्रतिप्रत्यन्नाद्येन्नाद्ये प्रतिष्ठति तिष्ठति प्रत्यन्नाद्येन्नाद्ये प्रतिष्ठति अन्नाद्य इत्यन्ना अद्ये प्रतिष्ठति तिष्ठति प्रति प्रतिष्ठत्युतभिरुतभिस्तिष्ठति प्रति प्रतिष्ठत्युतभिः तिष्ठत्युतभिरुतभिस्तिष्ठति तिष्ठत्युतभिर्वैव ऋतुभिस्तिष्ठति तिष्ठत्युतभिर्वै ऋतुभिर्वैव ऋतुभिरुतुभिर्वा एष एष वा ऋतुभिरुतुभिर्वा एषः ऋतुभिरित्युतोभिः वा एष एष वै वा एष छन्दोभिश्चन्दोभिरेष वै वा एष छन्दोभि एष छन्दोभिश्चन्दोभिरेष एष छन्दोभिस्तोमयि स्तोमयिश्चन्दोभिरेष एष छन्दोभिस्तोमयि छन्दोभिस्तोमयिस्तोमयिश्चन्दोभिश्चन्दोभिस्तोमयिः पृष्ठैः पृष्ठैस्तोमयिश्चन्दोभिश्चन्दोभिस्तोमयिः पृष्ठैः छन्दोभिर्विच्छन्दः स्तोमैः पृष्ठैः पृष्ठैस्तोमैः स्तोमैः पृष्ठैश्चेदव्यश्चेदव्यः पृष्ठैस्तोमैस्तोमैः पृष्ठैश्चेदव्यः पृष्ठैश्चेदव्यश्चेदव्यः पृष्ठैः पृष्ठैश्चेदव्य इति चेदव्यः पृष्ठैः पृष्ठैश्चेदव्य इति चेदव्य इति चेदव्यश्चेदव्य इत्याहुराहरिति चेदव्यश्चेदव्य इत्याहुः इत्याहुराहरिति इत्याहुर्यद्यदाहरिति इत्याहर्यत् आहर्यद्यदाहुराहर्यदेतान्येतानि यदाहुराहर्यदेतानि यदेतान्येतानि यद्यदेतानि हवीगुंषि हवीगुष्येतानि यद्यदेतानि हवीगुंषि एतानि हवीगुंषि हवीगुष्येतान्येतानि हवीगुंषि निर्मपति निर्मपति हवीगुष्येतान्येतानि हवीगुंषि निर्मपति हवीगुंषि निर्मपति निर्मपति हवीगुंषि हवीगुंषि निर्मपत्युतभिरुदभिर्निर्मपति हवीगुंषि हवीगुंषि निर्मपत्युतभिः निर्वपत्युतभिरुदभिर्निर्वपति निर्वपत्युतभिरेवैवर्तभिर्निर्वपति निर्वपत्युतभिरेव निर्वपतीतिनिः वपति ऋतुभिरेवैवर्तभिरुदभिरेवैनमेनमेवर्तभिरुदभिरेवैनम् ऋतुभिरित्युतोभिः एवैनमेनमेवैवैनम् छन्दोभिश्छन्दोभिरेनमेवैवैनम् छन्दोभिः एनञ्छन्दोभिश्छन्दोभिरेनमेनम् छन्दोभिस्तोमयिस्तोमयिश्छन्दोभिरेनमेनम् छन्दोभिस्तोमयिः छन्दोभिस्तोमयिस्तोमयिश्छन्दोभिश्छन्दोभिस्तोमयिः पृष्ठैः पृष्ठैस्तोमयिश्छन्दोभिश्छन्दोभिस्तोमयिः पृष्ठैः छन्दोभिरिति छन्दः भिः स्तोमयिः पृष्ठैः पृष्ठैस्तोमयिस्तोमयिः पृष्ठैश्चिनुते चिनुते पृष्ठैस्तोमयिस्तोमयिः पृष्ठैश्चिनुते पृष्ठैश्चिनुते चिनुते पृष्ठैः पृष्ठैश्चिनुते दिशो दिशश्चिनुते पृष्ठैः पृष्ठैश्चिनुते दिशः चिनुते दिशो दिशश्चिनुते चिनुते दिशस्सुषुबाणेन सुषुबाणेन दिशश्चिनुते चिनुते दिशस्सुषुबाणेन दिशस्सुषुबाणेन सुषुबाणेन दिशो दिशस्सुषुबाणेन अभिजित्या अभिजित्या सुषुबाणेन दिशो दिशस्सुषुबाणेन अभिजित्या सुषुबाणेन अभिजित्या अभिजित्या सुषुबाणेन सुषुबाणेन अभिजित्या इतीत्यभिजित्या सुषुबाणेन सुषुबाणेन अभिजित्या इति अभिजित्या इतीत्यभिजित्या अभिजित्या इत्याहुराहुरित्यभिजित्या अभिजित्या इत्याहु अभिजित्या इत्यभिजित्या इत्याहुराहुरित्याहुर्यद्यदाहुरित्याहुर्यद् आहुर्यद्यदाहुराहुर्यदेतान्येतानि यदाहुराहुर्यदेतानि यदेतान्येतानि यद्यदेतानि हवीगुंषि हवीगुष्येतानि यद्यदेतानि हवीगुंषि एतानि हवीगुंषि हवीगुष्येतान्येतानि हवीगुंषि निर्वपति निर्वपति हवीगुष्येतान्येतानि हवीगुंषि निर्वपति हवीगुंषि निर्वपति निर्वपति हवीगुंषि हवीगुंषि निर्वपति दिशाम् दिशाम् निर्वपति हवीगुंषि हवीगुंषि निर्वपति दिशाम् निर्वपति दिशाम् दिशाम् निर्वपति निर्वपति दिशामभिजित्या अभिजित्यै दिशाम् निर्वपति निर्वपति दिशामभिजित्यै निर्वपतीतिनिः वपति दिशामभिजित्या अभिजित्यै दिशाम् दिशामभिजित्या एतयैतयाभिजित्यै दिशाम् दिशामभिजित्या एतया अभिजित्या एतयैतयाभिजित्या अभिजित्या एतया वै वा एतयाभिजित्या अभिजित्या एतया वै अभिजित्या इत्यभिजित्यै एतया वै वा एतयैतया वा इन्द्रमिन्द्रम् वा एतयैतया वा इन्द्रम् वा इन्द्रमिन्द्रम् वै वा इन्द्रम् देवा देवा इन्द्रम् वै वा इन्द्रम् देवाः इन्द्रम् देवा देवा इन्द्रमिन्द्रम् देवा अयाजयन्नयाजयन् देवा इन्द्रमिन्द्रम् देवा अयाजयन् देवा अयाजयन्नयाजयन् देवा देवा अयाजयन् तस्मात् तस्मादयाजयन् देवा देवा अयाजयन् तस्मात् अयाजयन् तस्मात् तस्मादयाजयन्नयाजयन् तस्मादिन्द्रसव इन्द्रसवस्तस्मादयाजयन्नयाजयन् तस्मादिन्द्रसवः तस्मादिन्द्रसव इन्द्रसवस्तस्मात् तस्मादिन्द्रसव एतयैतयेन्द्रसवस्तस्मात् तस्मादिन्द्रसव एतया इन्द्रसव एतयैतये एन्द्रसव इन्द्रसव एतयामनुम् मनुमेतये एन्द्रसव इन्द्रसव एतयामनुम् इन्द्रसव इति इन्द्रसवः एतयामनुम् मनुमेतयैतयामनुम् मनुष्या मनुष्यामनुमेतयैतयामनुम् मनुष्याः मनुम् मनुष्या मनुष्यामनुम् मनुम् मनुष्यास्तस्मात्तस्मान् मनुष्यामनुम् मनुम् मनुष्यास्तस्मात् मनुष्यास्तस्मात्तस्मान् मनुष्या मनुष्यास्तस्मान् मनुसवो मनुसवस्तस्मान् मनुष्या मनुष्यास्तस्मान् मनुसव तस्मान् मनुसवो मनुसवस्तस्मात्तस्मान् मनुसवो यथा यथा मनुसवस्तस्मात्तस्मान् मनुसवो यथा मनुसवो यथा यथा मनुसवो मनुसवो यथेन्द्र इन्द्रो यथा मनुसवो मनुसवो यथेन्द्रः मनुसव इति मनुसवः यथेन्द्र इन्द्रो यथा यथेन्द्रो देवानाम् देवानामिन्द्रो यथा यथेन्द्रो देवानाम् इन्द्रो देवानाम् देवानामिन्द्र इन्द्रो देवानाय यथा यथा देवानामिन्द्र इन्द्रो देवानायथा देवानायथा यथा देवानाम् देवानायथा मनुर्मनुर्यथा देवानाम् देवानायथा मनुः यथा मनुर्मनुर्यथा यथा मनुर्मनुष्याणाम् मनुष्याणाम् मनुर्यथा यथा मनुर्मनुष्याणाम् मनुर्मनुष्याणाम् मनुष्याणाम् मनुर्मनुर्मनुष्याणामेवमेवम् मनुष्याणाम् मनुर्मनुर्मनुष्याणामेवम् मनुष्याणामेवमेवम् मनुष्याणाम् मनुष्याणामेवम् भवति भवत्येवम् मनुष्याणाम् मनुष्याणामेवम् भवति एवम् भवति भवत्येवमेवम् भवति यो यो भवत्येवमेवम् भवति यः भवति यो यो भवति भवति य एवमेवम् यो भवति भवति य एवम् य एवमेवम् यो य एवम् विद्वान् विद्वानेवम् यो य एवम् विद्वान् एवम् विद्वान् विद्वानेवमेवम् विद्वानेतयैतया विद्वानेवमेवम् विद्वानेतया विद्वानेतयैतया विद्वान् विद्वानेतयेष्ट्येष्ट्यैतया विद्वान् विद्वानेतयेष्ट्या एतयेष्ट्येष्ट्यैतयैतयेष्ट्या यजते यजत इष्ट्येतयैतयेष्ट्यायजते इष्ट्यायजते यजत इष्ट्येष्ट्यायजते दिग्पतेर्दिग्पतेर्यजत इष्ट्येष्ट्यायजते दिग्पतिः यजते दिग्पतेर्दिग्पतेर्यजते यजते दिग्पतेः पुरोनुवाक्याः पुरोनुवाक्या दिग्पतेर्यजते यजते दिग्पतेः पुरोनुवाक्याः दिग्पतेः पुरोनुवाक्याः पुरोनुवाक्या दिग्पतेर्दिग्पतेः पुरोनुवाक्या भवन्ति भवन्ति पुरोनुवाक्या दिग्पतेर्दिग्पतेः पुरोनुवाक्या भवन्ति दिग्पतेरिति दिग्पतिः पुरोनुवाक्या भवन्ति भवन्ति पुरोनुवाक्याः पुरोनुवाक्या भवन्ति सर्वासागुम् सर्वासाम् भवन्ति पुरोनुवाक्याः पुरोनुवाक्या भवन्ति सर्वासाम् पुरोनुवाक्या इति पुरः अनुवाक्याः भवन्ति सर्वासागुम् सर्वासाम् भवन्ति भवन्ति सर्वासाम् दिशाम् दिशागुम् सर्वासाम् भवन्ति भवन्ति सर्वासाम् दिशाम् सर्वासाम् दिशाम् दिशागुम् सर्वासागुम् सर्वासाम् दिशामभिजित्य अभिजित्यै दिशागुम् सर्वासागुम् सर्वासाम् दिशामभिजित्यै दिशामभिजित्य अभिजित्यै दिशाम् दिशामभिजित्यै अभिजित्या इत्यभिजित्यै यः प्राणतः प्राणतो यो यः प्राणतो निमिषतो निमिषतः प्राणतो यो यः प्राणतो निमिषतः प्राणतो निमिषतो निमिषतः प्राणतः प्राणतो निमिषतो महित्वा महित्वा निमिषतः प्राणतः प्राणतो निमिषतो महित्वा प्राणत इति प्राणतः निमिषतो महित्वा महित्वा निमिषतो निमिषतो महित्वैक एको महित्वा निमिषतो निमिषतो महित्वैकः निमिषत इति निमिषतः महित्वैक एको महित्वा महित्वैक इति रेको महित्वा महित्वैक इद् महित्वेति महित्वा एक इदिरेक एक इद्राजाराजेदेक एक इद्राजा इद्राजा राजेदिद्राजा जगतो जगतो राजेदिद्राजा जगतः राजा जगतो जगतो राजा राजा जगतो बभूव बभूव जगतो राजा राजा जगतो बभूव जगतो बभूव बभूव जगतो जगतो बभूव बभूवेति बभूव य ईश ईशे यो य ईशे अस्याश्येशे यो य ईशे अस्य ईशे अस्यास्येष ईशे अस्य द्विपदो द्विपदो अस्येष ईशे अस्य द्विपदः अस्य द्विपदो द्विपदो अस्यास्य द्विपदश्चतुष्पदश्च दुष्पदो द्विपदो अस्यास्य द्विपदश्च दुष्पदः द्विपदश्चतुष्पदश्च दुष्पदो द्विपदो द्विपदश्च दुष्पदः कस्मै कस्मै चतुष्पदो द्विपदो द्विपदश्च दुष्पदः कस्मै द्विपद इति द्विपदः चतुष्पदः कस्मै कस्मै चतुष्पदश्चतुष्पदः कस्मै देवाय देवाय कस्मै चतुष्पदश्चतुष्पदः कस्मै देवाय चतुष्पदः कस्मै देवाय देवाय कस्मै कस्मै देवाय हविषा हविषा देवाय कस्मै कस्मै देवाय हविषाः देवाय हविषा हविषा देवाय देवाय हविषा विधेम विधेम हविषा देवाय देवाय हविषा विधेम हविषा विधेम विधेम हविषा हविषा विधेम विधेमेति विधेम उपयामगृहीतोऽस्यस्युपयामगृहीत उपयामगृहीतोऽसि प्रजापतये प्रजापतयेऽस्युपयामगृहीत उपयामगृहीतोऽसि प्रजापतये उपयामगृहीत इत्युपयामागृहीतः असि प्रजापतये प्रजापतयेऽस्यसि प्रजापतये त्वात्मा प्रजापतयेऽस्यसि प्रजापतये त्वा प्रजापतये त्वा त्वा प्रजापतये प्रजापतये त्वाजुष्टम् जुष्टम् त्वा प्रजापतये प्रजापतये त्वाजुष्टम् प्रजापतय इति प्रजापतये त्वाजुष्टम् जुष्टम् त्वा त्वाजुष्टम् गृह्णामि गृह्णामि जुष्टम् त्वा त्वाजुष्टम् गृह्णामि जुष्टम् गृह्णामि गृह्णामि जुष्टम् जुष्टम् गृह्णामि तस्य तस्य गृह्णामि जुष्टम् जुष्टम् गृह्णामि तस्य गृह्णामि तस्य तस्य गृह्णामि गृह्णामि तस्य ते ते तस्य गृह्णामि गृह्णामि तस्य ते तस्य ते ते तस्य तस्य तेद्योर्द्योस्ते तस्य तस्य तेद्योः तेद्योर्द्योस्ते तेद्योर्महिमा महिमाद्योस्ते तेद्योर्महिमा द्योर्महिमा महिमाद्योर्द्योर्महिमा नक्षत्राणि नक्षत्राणि महिमाद्योर्द्योर्महिमा नक्षत्राणि महिमा नक्षत्राणि नक्षत्राणि महिमा महिमा नक्षत्राणि रूपगो रूपम् नक्षत्राणि महिमा महिमा नक्षत्राणि रूपम् नक्षत्राणि रूपगो रूपम् नक्षत्राणि नक्षत्राणि रूपमादित्य आदित्यो रूपम् नक्षत्राणि नक्षत्राणि रूपमादित्यः रूपमादित्य आदित्यो रूपगो रूपमादित्यस्ते त आदित्यो रूपगो रूपमादित्यस्ते आदित्यस्ते त आदित्य आदित्यस्ते तेजस्तेजस्त आदित्य आदित्यस्ते तेज ते तेजस्तेजस्ते ते तेजस्तस्मै तस्मै तेजस्ते ते तेजस्तस्मै तेजस्तस्मै तस्मै तेजस्तेजस्तस्मै त्वा त्वा तस्मै तेजस्तेजस्तस्मै त्वा तस्मै त्वा त्वा तस्मै तस्मै त्वा महिम्ने महिम्ने त्वा तस्मै तस्मै त्वा महिम्ने त्वा महिम्ने महिम्ने त्वा त्वा महिम्ने प्रजापतये प्रजापतये महिम्ने त्वा त्वा महिम्ने प्रजापतये महिम्ने प्रजापतये प्रजापतये महिम्ने महिम्ने प्रजापतये स्वाहा स्वाहा प्रजापतये महिम्ने महिम्ने प्रजापतये स्वाहा प्रजापतये स्वाहा स्वाहा प्रजापतये प्रजापतये स्वाहा प्रजापतय इति प्रजापतये स्वाहेति स्वाहा य आत्मदा आत्मदा यो य आत्मदा बलदा बलदा आत्मदा यो य आत्मदा बलदा आत्मदा बलदा बलदा आत्मदा आत्मदा बलदा यस्य यस्य बलदा आत्मदा आत्मदा बलदा यस्य आत्मदा इत्यात्मदा बलदा यस्य यस्य बलदा बलदा यस्य विश्वे विश्वे यस्य बलदा बलदा यस्य विश्वे बलदा इति बलदा यस्य विश्वे विश्वे यस्य यस्य विश्व उपासत उपासते विश्वे यस्य यस्य विश्व उपासते विश्व उपासत उपासते विश्वे विश्व उपासते प्रतिशम् प्रतिशम् उपासते विश्वे विश्व उपासते प्रतिशम् उपासते प्रतिशम् प्रतिशम् उपासत उपासते प्रतिशय्यस्य यस्य प्रतिशम् उपासत उपासते प्रतिशय्यस्य उपासत इत्युपासते प्रतिशय्यस्य यस्य प्रतिशम् प्रतिशय्यस्य देवा देवायस्य प्रतिशम् प्रतिशय्यस्य देवाः प्रतिशमिति प्रासिशम् यस्य देवा देवायस्य यस्य देवाः देवा इति देवाः यस्य छाया छाया यस्य यस्य छायामृतमृतम् छाया यस्य यस्य छायामृतम् छायामृतमृतम् छाया छायामृतम् यस्य यस्यामृतम् छाया छायामृतम् यस्य अमृतम् यस्य यस्यामृतमृतम् यस्य मृत्युर्मृत्युर्यस्यामृतमृतम् यस्य मृत्युः यस्य मृत्युर्मृत्युर्यस्य यस्य मृत्युः कस्मै कस्मै मृत्युर्यस्य यस्य मृत्युः कस्मै मृत्युः कस्मै कस्मै मृत्युर्मृत्युः कस्मै देवाय देवाय कस्मै मृत्युर्मृत्युः कस्मै देवाय कस्मै देवाय देवाय कस्मै कस्मै देवाय हविषा हविषा देवाय कस्मै कस्मै देवाय हविषा देवाय हविषा हविषा देवाय देवाय हविषा विधेम विधेम हविषा देवाय देवाय हविषा विधेम हविषा विधेम विधेम हविषा हविषा विधेम विधेमेति विधेम उपयामगृहीतोऽस्यस्युपयामगृहीत उपयामगृहीतोऽसि प्रजापतये प्रजापतयेऽस्युपयामगृहीत उपयामगृहीतोऽसि प्रजापतये उपयाम गृहीत इत्युपयाम गृहीतः प्रजापतये प्रजापतये स्थिति प्रजापतये त्वा त्वा प्रजापतये स्थिति प्रजापतये त्वा प्रजापतये त्वा त्वा प्रजापतये प्रजापतये द्वादिष्टम् दुष्टम् त्वा प्रजापतये प्रजापतये द्वादिष्टम् प्रजापतय इति प्रजापतये त्वादिष्टम् दुष्टम् त्वा त्वादिष्टम् गृह्णामि गृह्णामि दुष्टम् त्वा त्वादिष्टम् गृह्णामि दुष्टम् गृह्णामि गृह्णामि दुष्टम् दुष्टम् गृह्णामि तस्य तस्य गृह्णामि दुष्टम् दुष्टम् गृह्णामि तस्य गृह्णामि तस्य तस्य गृह्णामि गृह्णामि तस्य ते ते तस्य गृह्णामि गृह्णामि तस्य ते तस्य ते ते तस्य तस्य ते पृथिवी पृथिवी ते तस्य तस्य ते पृथिवी ते पृथिवी पृथिवी ते ते पृथिवी महिमा महिमा पृथिवी ते ते पृथिवी महिमा पृथिवी महिमा महिमा पृथिवी पृथिवी महिमौषधय औषधयो महिमा पृथिवी पृथिवी महिमौषधय महिमौषधय औषधयो महिमा महिमौषधयो वनस्पतयो वनस्पतय औषधयो महिमा महिमौषधयो वनस्पतय औषधयो वनस्पतयो वनस्पतय औषधय औषधयो वनस्पतयो रूपमो रूपम् वनस्पतय औषधय औषधयो वनस्पतयो रूपम् वनस्पतयो रूपमो रूपम् वनस्पतयो वनस्पतयो रूपमग्निः रूपम् वनस्पतयो वनस्पतयो रूपमग्निः रूपमग्निरग्निः रूपमो रूपमग्निस्ते तेऽग्निः रूपमो रूपमग्निस्ते अग्निस्ते तेऽग्निरग्निस्ते तेजस्तेजस्तेऽग्निरग्निस्ते तेजः तेजस्तेजस्ते तेजस्तस्मै तस्मै तेजस्ते तेजस्तस्मै तेजस्तस्मै तस्मै तेजस्तेजस्तस्मै त्वा त्वा तस्मै तेजस्तेजस्तस्मै त्वा तस्मै त्वा त्वा तस्मै तस्मै त्वा महिम्ने महिम्ने त्वा तस्मै तस्मै त्वा महिम्ने त्वा महिम्ने महिम्ने त्वा त्वा महिम्ने प्रजापतये प्रजापतये महिम्ने त्वा त्वा महिम्ने प्रजापतये महिम्ने प्रजापतये प्रजापतये महिम्ने महिम्ने प्रजापतये स्वाहा स्वाहा प्रजापतये महिम्ने महिम्ने प्रजापतये स्वाहा प्रजापतये स्वाहा स्वाहा प्रजापतये प्रजापतये स्वाहा प्रजापतय इति प्रजापतये स्वाहेति स्वाहा आ ब्रह्मन् ब्रह्मन्ना ब्रह्मन् ब्राह्मणो ब्राह्मणो ब्रह्मन्ना ब्रह्मन् ब्राह्मणः ब्रह्मन् ब्राह्मणो ब्राह्मणो ब्रह्मन् ब्रह्मन् ब्राह्मणो ब्रह्मवर्चसि ब्रह्मवर्चसि ब्राह्मणो ब्रह्मन् ब्रह्मन् ब्राह्मणो ब्रह्मवर्चसि ब्राह्मणो ब्रह्मवर्चसि ब्रह्मवर्चसि ब्राह्मणो ब्राह्मणो ब्रह्मवर्चसि जायताञ्जायताम् ब्रह्मवर्चसि ब्राह्मणो ब्राह्मणो ब्रह्मवर्चसि जायताम् ब्रह्मवर्चसि जायताञ्जायताम् ब्रह्मवर्चसि ब्रह्मवर्चसि जायतामा जायताम् ब्रह्मवर्चसि ब्रह्मवर्चसि जायतामा ब्रह्मवर्चसीति ब्रह्मवर्चसि जायतामा जायताञ्जायतामास्मिन्नस्मिन्ना जायताञ्जायतामास्मिन् आस्मिन्नस्मिन्नास्मिन् राष्ट्रे राष्ट्रेऽस्मिन्नास्मिन् राष्ट्रे अस्मिन् राष्ट्रे राष्ट्रेऽस्मिन्नस्मिन् राष्ट्रे राजन्यो राजन्यो राष्ट्रेऽस्मिन्नस्मिन् राष्ट्रे राजन्यः राष्ट्रे राजन्यो राजन्यो राष्ट्रे राष्ट्रे राजन्यैषव्य ऋषव्यो राजन्यो राष्ट्रे राष्ट्रे राजन्यैषव्यः राजन्यैषव्यैषव्यो राजन्यो राजन्यैषव्यशूरशूर ऐषव्यो राजन्यो राजन्यैषव्यशूरः ऋषव्यशूरशूर ऐषव्यैषव्यशूरो महारथो महारथशूर ऐषव्यैषव्यशूरो महारथ शूरो महारथो महारथशूरशूरो महारथो जायताञ्जायताम् महारथशूरशूरो महारथो जायताम् महारथो जायताञ्जायताम् महारथो महारथो जायताम् दोग्ध्री दोग्ध्री जायताम् महारथो महारथो जायताम् दोग्ध्री महारथ इति महारथः जायताम् दोग्ध्री दोग्ध्री जायताञ्जायताम् दोग्ध्री धेनुर्धेनुर्दोग्ध्री जायताञ्जायताम् दोग्ध्री धेनुः दोग्ध्री धेनुर्धेनुर्दोग्ध्री दोग्ध्री धेनुर्वोढा वोढा धेनुर्दोग्ध्री दोग्ध्री धेनुर्वोढा धेनुर्वोढा वोढा धेनुर्धेनुर्वोढा नड्वान नड्वान वोढा धेनुर्धेनुर्वोढा नड्वान वोढा नड्वान नड्वान वोढा वोढा नड्वानाशुराशुर नड्वान वोढा वोढा नड्वानाशु नड्वानाशुराशुर नड्वान नड्वानाशुः सप्तिः सप्तराशुर नड्वान नड्वानाशुः सप्तिः आशुः सप्तिः सप्तराशुराशुः सप्तिः पुरन्धिः पुरन्धिः सप्तराशुराशुः सप्तिः पुरन्धि सप्तिः पुरन्धिः पुरन्धिः सप्तिः सप्तिः पुरन्धर्योषा योषा पुरन्धिः सप्तिः सप्तिः पुरन्धर्योषा पुरन्धर्योषा योषा पुरन्धिः पुरन्धर्योषा जिष्णुर्जिष्णुर्योषा पुरन्धिः पुरन्धर्योषा जिष्णुः योषा जिष्णुर्जिष्णुर्योषा योषा जिष्णुरथेष्ठा रथेष्ठा जिष्णुर्योषा योषा जिष्णुरथेष्ठाः जिष्णुरथेष्ठारथेष्ठा जिष्णुर्जिष्णुरथेष्ठाः सभेयः सभेयोरथेष्ठा जिष्णुर्जिष्णुरथेष्ठाः श्रेयः अथेष्टाः सभेयः सभेयोरथेष्ठारथेष्ठाः सभेयो युवा युवा सभेयोरथेष्ठारथेष्ठाः सभेयो युवा रथेष्ठा इति रथेष्ठाः सभेयो युवा युवा सभेयः सभेयो युवा युवा सभेयः सभेयो युवा युवा युवा युवा स्यास्या युवा युवास्या आस्यास्यास्यैजमानस्यैजमानस्यास्यास्यैजमानस्य अस्यैजमानस्यैजमानस्यास्यास्यैजमानस्य वीरो वीरो यजमानस्यास्यास्यैजमानस्य वीरः यजमानस्य वीरो वीरो यजमानस्यैजमानस्य वीरो जायताम् जायताम् वीरो यजमानस्यैजमानस्य वीरो जायताम् वीरो जायताम् जायताम् वीरो वीरो जायतान्नि कामेनि कामेनि कामेनि कामे जायताम् वीरो वीरो जायतान्नि कामेनि कामे जायतान्नि कामेनि कामेनि कामेनि कामे जायताम् जायतान्नि कामेनि कामे नो नोनि कामेनि कामे जायताम् जायतान्नि कामेनि कामेन निकामेनि कामे नो नोनि कामेनि कामेनि कामेनि कामेनः पर्जन्यः पर्जन्यो नोनि कामेनि कामेनि कामेनि कामेनः पर्जन्यः निकामे निकाम इति निकामे निकामे नः पर्जन्यः पर्जन्यो नो नः पर्जन्यो वर्षतु वर्षतु पर्जन्यो नो नः पर्जन्यो वर्षतु पर्जन्यो वर्षतु वर्षतु पर्जन्यः पर्जन्यो वर्षतु फलिन्यः फलिन्यो वर्षतु पर्जन्यः पर्जन्यो वर्षतु फलिन्यः वर्षतु फलिन्यः फलिन्यो वर्षतु वर्षतु फलिन्यो नो नः फलिन्यो वर्षतु वर्षतु फलिन्यो नः फलिन्यो नो नः फलिन्यः फलिन्यो न ओषधय ओषधयो नः फलिन्यः फलिन्यो न ओषधय ओषधय ओषधयो नो न ओषधयः पच्यन्ताम् पच्यन्तामोषधयो नो न ओषधयः पच्यन्ताम् ओषधयः पच्यन्ताम् पच्यन्तामोषधय ओषधयः पच्यन्ताम् योगक्षेमो योगक्षेमः पच्यन्तामोषधय ओषधयः पच्यन्ताम् योगक्षेमः पच्यन्ताम् योगक्षेमो योगक्षेमः पच्यन्ताम् पच्यन्ताम् योगक्षेमो नो नो योगक्षेमः पच्यन्ताम् पच्यन्ताम् योगक्षेमो नः योगक्षेमो नो नो योगक्षेमो योगक्षेमो नः कल्पताम् कल्पतान्नो योगक्षेमो योगक्षेमो नः कल्पताम् योगक्षेम इति योगाक्षेम नः कल्पताम् कल्पतान्नो नः कल्पताम् कल्पतामिति कल्पताम् आक्रानक्रानाक्रानुवाजी वाज्यक्रानाक्रानुवाजी अक्रानुवाजी वाज्यक्रानक्रानुवाजी पृथिवीम् पृथिवीम् वाज्यक्रानक्रानुवाजी पृथिवीम् वाजी पृथिवीम् पृथिवीम् वाजी वाजी पृथिवीमग्निमग्निम् पृथिवीम् वाजी वाजी पृथिवीमग्निम् पृथिवीमग्निमग्निम् पृथिवीम् पृथिवीमग्निञ्जयञ्जुजमग्निम् पृथिवीम् पृथिवीमग्निञ्जुजम् अग्निञ्जयञ्जुजमग्निमग्निञ्जुजमकृताकृतयुजमग्निमग्निञ्जुजमकृत युजमकृतराकृतयुजमकृत वाजी वाज्यकृतयुजञ्जुजमकृत वाजी अकृतवाजी वाज्यकृताकृत वाज्यर्वार्व वाज्यकृताकृत वाज्यर्वा वाज्यर्वार्व वाजी वाज्यर्वार्व वाजी वाज्यर्वा अर्वार्वार्वाक्रानक्रानार्वार्वाक्रानु आक्रानक्रानाक्रानु वाजी वाज्यक्रानाक्रानु वाजी अक्रानु वाजी वाज्यक्रानक्रानु वाज्यन्तरिक्षमन्तरिक्षम् वाज्यक्रानक्रानु वाज्यन्तरिक्षम् वाज्यन्तरिक्षमन्तरिक्षम् वाजी वाज्यन्तरिक्षम् वायुम् वायुमन्तरिक्षम् वाजी वाज्यन्तरिक्षम् वायुम् अन्तरिक्षम् वायुम् वायुमन्तरिक्षमन्तरिक्षम् वायुञ्जयुजम् वायुमन्तरिक्षमन्तरिक्षम् वायुञ्जुजम् वायुञ्जयुजम् वायुम् वायुञ्जुजमकृताकृतयुजम् वायुम् वायुञ्जुजमकृता युजमकृताकृतयुजञ्जुजमकृतवाजी वाज्यकृतयुजञ्जुजमकृतवाजी अकृतवाजी वाज्यकृताकृतवाज्यर्वार्वा वाज्यकृताकृतवाज्यर्वा वाज्यर्वार्वा वाजी वाज्यर्वाद्यान्द्यामर्वा वाजी वाज्यर्वाद्याम् अर्वाद्यान्द्यामर्वार्वाद्याम् वाजी वाजीद्यामर्वार्वाद्याम् वाजी द्याम् वाजी वाजीद्यान्द्याम् वाज्या वाजीद्यान्द्याम् वाज्या वाज्या वाजी वाज्याक्रगुस्ता क्रगुस्ता वाजी वाज्याक्रगुस्ता आक्रगुस्ता क्रगुस्ता क्रगुस्तसूर्यगोसूर्यमक्रगुस्ता क्रगुस्तसूर्यम् अक्रगुस्तसूर्यगोसूर्यमक्रगुस्ताक्रगुस्तसूर्यञ्जुजञ्जुजगोसूर्यमक्रगुस्ताक्रगुस्तसूर्यञ्जुजम् सूर्यञ्जुजञ्जुजगोसूर्यगोसूर्यञ्जुजमकृताकृतयुजगोसूर्यगोसूर्यञ्जुजमकृत युजमकृताकृतयुजञ्जुजमकृतभाजी वाज्यकृतयुजञ्जुजमकृतभाजी अकृतभाजी वाज्यकृताकृतभाज्यर्वार्वा वाज्यकृताकृतभाज्यर्वा वाज्यर्वार्वा वाजी वाज्यर्वाग्निरग्निरर्वा वाजी वाज्यर्वाग्निः अर्वाग्निरग्निरर्वार्वाग्निस्ते अग्निस्तेतेऽग्निरग्निस्ते वाजिनुवाजिन्तेऽग्निरग्निस्ते वाजिन् ते वाजिनुवाजिन्ते ते वाजिनुयुङ् युङ् वाजिन्ते ते वाजिनुयुङ् वाजिनुयुङ् युङ् वाजिनु वाजिनुयुङ्गन्वनुयुङ् वाजिनु वाजिनुयुङ्गनु युङ्गन्वनुयुङ्यङ्गनुत्वात्वानुयुङ्यङ्गनुत्वा अनुत्वात्वान्वनुत्वात्वान्वनुत्वा त्वात्वारभेरभात्वात्वारभे आरभेरभारभे स्वस्ति स्वस्तिरभारभे स्वस्ति रभे स्वस्ति स्वस्तिरभेरभे स्वस्ति मामा स्वस्तिरभेरभे स्वस्ति मा स्वस्ति मामा स्वस्ति स्वस्ति मासकोसं मा स्वस्ति स्वस्ति मासम् मासकोसं मा मासम् पारय पारय सं मा मासम् पारय सम्पारय पारय सकोसं पारय वायुर्वायुः पारय सकोसं पारय वायुः पारय वायुर्वायुः पारय पारय वायुस्ते दे वायुः पारय पारय वायुस्ते वायुस्ते दे वायुर्वायुस्ते वाजिनुवाजिन्ते वायुर्वायुस्ते वाजिन् ते वाजिनुवाजिन्ते ते वाजिनुयुङ् युङ् वाजिन्ते ते वाजिनुयुङ् वाजिनुयुङ् युङ् वाजिनुवाजिनुयुङ्गन्वनुयुङ् वाजिनुवाजिनुयुङ्गनु युङ्गन्वनुयुङ्युङ्गनुत्वात्वानुयुङ्युङ्गनुत्वा अनुत्वात्वान्वनुत्वात्वान्वनुत्वा त्वात्वारभेरभात्वात्वारभे आरभेरभारभे स्वस्ति स्वस्तिरभारभे स्वस्ति रभे स्वस्ति स्वस्तिरभेरभे स्वस्ति मामा स्वस्तिरभेरभे स्वस्ति मा स्वस्ति मामा स्वस्ति स्वस्ति मासकोसं मा स्वस्ति स्वस्ति मासम् मासकोसं मा मासम् पारय पारय सं मा मासम् पारय सम्पारय पारयसकुं सम्पारयादित्यः आदित्यः पारयसकुं सम्पारयादित्यः पारयादित्य आदित्यः पारय पारयादित्यस्तेत आदित्यः पारय पारयादित्यस्ते आदित्यस्तेत आदित्य आदित्यस्ते वाजिनुवाजिन्त आदित्य आदित्यस्ते वाजिन् ते वाजिनुवाजिन्ते ते वाजिनुयुङ् युङ् वाजिन्ते ते वाजिनुयुङ् वाजिनुयुङ् युङ् वाजिनुवाजिनुयुङ्गन्वनुयुङ् वाजिनुवाजिनुयुङ्गनु युङ्गन्वनुयुङ्युङ्गनुत्वात्वानुयुङ्युङ्गनुत्वा अनुत्वात्वान्वनुत्वात्वान्वनुत्वा त्वात्वारभेरभात्वात्वारभे आरभेरभारभे स्वस्ति स्वस्तिरभारभे स्वस्ति रभे स्वस्ति स्वस्तिरभेरभे स्वस्ति मामा स्वस्तिरभेरभे स्वस्ति मा स्वस्ति मामा स्वस्ति स्वस्ति मासगुंसं मा स्वस्ति स्वस्ति मासम् मासकोसं मा मासम् पारय पारय सं मा मासम् पारय सम्पारय पारय सकोसं पारय प्राणधृक् प्राणधृक् पारय सकोसं पारय प्राणधृग् पारय प्राणधृक् प्राणधृक् पारय पारय प्राणधृगस्यसि प्राणधृक् पारय पारय प्राणधृगसि प्राणधृगस्यसि प्राणधृक् प्राणधृगसि प्राणम् प्राणमसि प्राणधृक् प्राणधृगसि प्राणम् प्राणधृगिति प्राणधृग असि प्राणम् प्राणमस्यसि प्राणम् मे मे प्राणमस्यसि प्राणम् मे प्राणम् मे मे प्राणम् प्राणम् मे दृगुंह दृगुंह मे प्राणम् प्राणम् मे दृगुंह प्राणमिति प्राणम् मे दृगुंह दृगुंह मे मे दृगुंह ज्ञानधृग्व्यानधृक् दृगुंह मे मे दृगुंहव्यानधृग् दृगुंहव्यानधृग्व्यानधृक् दृगुंह दृगुंहव्यानधृगस्यसि व्यानधृक् दृगुंह दृगुंहव्यानधृगसि ज्ञानधृगस्यसि व्यानधृग्व्यानधृगसि व्यानम् व्यानमसि व्यानधृग्व्यानधृगसि व्यानम् व्यानधृगिति व्यानधृग् असि व्यानम् व्यानमस्यसि व्यानम् मे मे व्यानमस्यसि व्यानम् मे व्यानम् मे मे व्यानम् व्यानम् मे दृगुंह दृगुंह मे व्यानम् व्यानम् मे दृगुंह व्यानमिति वि अनम् मे दृगुंह दृगुंह मे मे दृगुंहापानधृगपानधृक् दृगुंह मे मे दृगुंहापानधृग् दृगुंहापानधृगपानधृक् दृगुंह दृगुंहापानधृगस्यस्य पानधृक् दृगुंह दृगुंहापानधृगसि अपानधृगस्यस्य पानधृगपानधृगस्य पानमपानमस्य पानधृगपानधृगस्य पानम् अपानधृगित्यपानधृग अस्य पानमपानमस्यस्य पानम् मे मे पानमस्यस्य पानम् मे अपानम् मे मे पानमपानम् मे दृगुंह दृगुंह मे पानमपानम् मे दृगुंह अपानवित्यपानम् मे दृगुंह दृगुंह मे मे दृगुंह चक्षुश्चक्षुर्दृगुंह मे मे दृगुंह चक्षुः दृगुंह चक्षुश्चक्षुर्दृगुंह दृगुंह चक्षुरस्यसि चक्षुर्दृगुंह दृगुंह चक्षुरसि चक्षुरस्यसि चक्षुश्चक्षुरसि चक्षुश्चक्षुरसि चक्षुश्चक्षुरसि चक्षुः असि चक्षुश्चक्षुरस्यसि चक्षर्मयिमयि चक्षुरस्यसि चक्षर्मयि चक्षर्मयिमयि चक्षुश्चक्षुर्मयि धेहि धेहि मयि चक्षुश्चक्षुर्मयि धेहि मयि धेहि धेहि मयि मयि धेहि श्रोत्रग्श्रोत्रम् धेहि मयि मयि धेहि श्रोत्रम् धेहि श्रोत्रज्ञश्रोत्रम् धेहि देहि श्रोत्रमस्यति श्रोत्रम् धेहि देहि श्रोत्रमसि श्रोत्रमस्यति श्रोत्रज्ञश्रोत्रमसि श्रोत्रज्ञश्रोत्रमसि श्रोत्रज्ञश्रोत्रमसि श्रोत्रम् अधिश्रोत्रज्ञश्रोत्रमस्यति श्रोत्रम् मयिमयि श्रोत्रमस्यति श्रोत्रम् मयि श्रोत्रम् मयिमयि श्रोत्रज्ञश्रोत्रम् मयि धेहि देहि मयि श्रोत्रज्ञश्रोत्रम् मयि धेहि मयि धेहि देहि मयिमयि देह्यायुरायुर्धेहि मयिमयि देह्यायुः देह्यायुरायुर्धेहि देह्यायुरस्यस्यायुर्धेहि देह्यायुरसि आयुरस्यस्यायुरायुरस्यायुरायुरस्यायुरायुरस्यायुरस्यायुः अस्यायुरायुरस्यस्यायुर्मयिमय्यायुरस्यस्यायुर्मयि आयुर्मयिमय्यायुरायुर्मयि धेहि धेहि मय्यायुरायुर्मयि धेहि मयि धेहि धेहि मयिमयि धेहि धेहीति धेहि यज्ञबीजम् बीजम् यज्ञबीजम् वृष्टा वृष्टा बीजम् यज्ञबीजम् वृष्टा बीजम् वृष्टा वृष्टा बीजम् बीजम् वृष्टा पर्जन्यः पर्जन्यो वृष्टा बीजम् बीजम् वृष्टा पर्जन्यः वृष्टा पर्जन्यः पर्जन्यो वृष्टा वृष्टा पर्जन्यः पक्ता पक्ता पर्जन्यो वृष्टा वृष्टा पर्जन्यः पक्ता पर्जन्यः पक्ता पक्ता पर्जन्यः पर्जन्यः पक्ता सस्यगो सस्यम् पक्ता पर्जन्यः पर्जन्यः पक्ता सस्यम् पक्ता सस्यगो सस्यम् पक्ता पक्ता सस्यगोस विप्पलाः स विप्पलाः सस्यम् पक्ता पक्ता सस्यगोस विप्पलाः सस्यगोंस विप्पलास्य विप्पलाः सस्यगोंसस्यगोंस विप्पला ओषधय ओषधयस्य विप्पलाः सस्यगोंसस्यगोंस विप्पला ओषधयः सुविप्पला ओषधय ओषधयस्य विप्पलास्य विप्पला ओषधयस्वधिचरणास्वधिचरणोषधयस्य विप्पलास्य विप्पला ओषधयस्वधिचरणा सुविप्पला इति सु विप्पलाः ओषधयस्वधिचरणास्वधिचरणौषधय ओषधयस्वधिचरणेयमियुस्वधिचरणौषधय ओषधयस्वधिचरणेयम् स्वधिचरणेयमियज्ञस्वधिचरणास्वधिचरणेयगोंसोपसदनस्योपसदन इयज्ञस्वधिचरणास्वधिचरणेयगोंसोपसदनः स्वधिचरणेदिषु अधिचरणा इयगोंसोपसदनस्योपसदन इयमियगोंसोपसदनो अग्निरग्निस्योपसदन इयमियगोंसोपसदनो अग्निः सोपसदनो अग्निरग्निस्योपसदनस्योपसदनो अग्निस्वध्यक्षग्निस्वध्यक्षमग्निस्योपसदनस्योपसदनो अग्निस्वध्यक्षम् सोपसदन इति सु उपसदनः अग्निस्वध्यक्षग्रस्वध्यक्षमग्निरग्निस्वध्यक्षमन्तरिक्षमन्तरिक्षग्रस्वध्यक्षमग्निरग्निस्वध्यक्षमन्तरिक्षम् स्वध्यक्षमन्तरिक्षमन्तरिक्षग्रस्वध्यक्षग्रस्वध्यक्षमन्तरिक्षगोंसु पावस्सु पावोऽन्तरिक्षग्रस्वध्यक्षग्रस्वध्यक्षमन्तरिक्षगोंसु पावः स्वध्यक्षमिति सु अध्यक्षम् अन्तरिक्षगोंसु पावस्सु पावोऽन्तरिक्षमन्तरिक्षगोंसु पावः पवमानः पवमानस्सु पावोऽन्तरिक्षमन्तरिक्षगोंसु पावः पवमानः सुभावः पवमानः पवमानस्सु पावस्सु पावः पवमानस्सोपस्थानासोपस्थानापवमानस्सु पावस्सु पावः पवमानस्सोपस्थाना सुभाव इति सु पावः अपमानस्योपस्थानासोपस्थानापवमानः पवमानस्योपस्थानाद्योर्द्योः सोपस्थानापवमानः पवमानस्योपस्थानाद्योः सोपस्थानाद्योर्द्योः सोपस्थानासोपस्थानाद्योः शिवगो शिवम् द्योः सोपस्थानासोपस्थानाद्योः शिवम् सोपस्थाने दिषु उपस्थाना द्योः शिवगो शिवम् द्योर्द्योः शिवमसावसौ शिवम् द्योर्द्योः शिवमसौ शिवमसावसौ शिवगो शिवमसौ तपन्तपन्नसौ शिवगो शिवमसौ तपन्न असौ तपन्तपन्नसा वसौ तपन यथा पूर्वम् यथा पूर्वम् तपन्नसा वसौ तपन यथा पूर्वम् तपन यथा पूर्वम् यथा पूर्वम् तपन्तपन यथा पूर्वमहोरात्रे अहोरात्रे यथा पूर्वम् तपन्तपन यथा पूर्वमहोरात्रे यथा पूर्वमहोरात्रे अहोरात्रे यथा पूर्वम् यथा पूर्वमहोरात्रे पञ्चदशिनः पञ्चदशिनोहोरात्रे यथा पूर्वम् यथा पूर्वमहोरात्रे पञ्चदशिनः यथा पूर्वमिति यथा पूर्वम् अहोरात्रे पञ्चदशिनः पञ्चदशिनोहोरात्रे अहोरात्रे पञ्चदशिनोऽर्धमासार्धमासाः पञ्चदशिनोहोरात्रे अहोरात्रे पञ्चदशिनोऽर्धमासाः अहोरात्रे इत्यः रात्रे पञ्चदशिनोऽर्धमासार्धमासाः पञ्चदशिनः पञ्चदशिनोऽर्धमासाः त्रिगुंशिनस्त्रिगुंशिनोऽर्धमासाः पञ्चदशिनः पञ्चदशिनोऽर्धमासास्त्रिगुंशिनः पञ्चदशिन इति पञ्चदशिनः

अष्टाकपाल इन्द्रायेन्द्रायाष्टाकपालोऽष्टाकपाल इन्द्रायागो होमचे गो होमच इन्द्रायाष्टाकपालोऽष्टाकपाल इन्द्रायागो होमचे अष्टाकपाल इत्यष्टाकपालः इन्द्रायागो होमचे गो होमच इन्द्रायेन्द्रायागो होमच एकादशकपाल एकादशकपालो गो होमच इन्द्रायेन्द्रायागो होमच एकादशकपालः अगुहोमच एकादशकपाल एकादशकपालो गु होमचे गु होमच एकादशकपालो मित्रावरुणाभ्याम् मित्रावरुणाभ्यामेकादशकपालो गु होमचे गु होमच एकादशकपालो मित्रावरुणाभ्याम् अगुहोमच इत्यगुहमुचे एकादशकपालो मित्रावरुणाभ्याम् मित्रावरुणाभ्यामेकादशकपाल एकादशकपालो मित्रावरुणाभ्यामागोमुभ्यामागोमुभ्याम् मित्रावरुणाभ्यामेकादशकपाल एकादशकपालो मित्रावरुणाभ्यामागोमुभ्याम् एकादशकपाल इत्येकादशकपालः मित्रावरुणाभ्यामागोमुभ्यामागोमुभ्याम् मित्रावरुणाभ्याम् मित्रावरुणाभ्यामागोमुभ्याम् पयस्यापयस्यागोमुभ्याम् मित्रावरुणाभ्याम् मित्रावरुणाभ्यामागोमुभ्याम् पयस्या मित्रावरुणाभ्यामिति मित्रावरुणाभ्याम् आगोमुभ्याम् पयस्यापयस्यागोमुभ्यामागोमुभ्याम् पयस्या वायोसा मित्रो वायोसा मित्रः पयस्या गोमुभ्यामागोमुभ्याम् पयस्या वायोसा मित्रः आगोमुभ्यामित्यागोमुगोभ्याम् पयस्या वायोसा मित्रो वायोसा मित्रः पयस्यापयस्या वायोसा मित्र आगोमुभ्यामागोमुभ्याम् वायोसा मित्रः पयस्यापयस्या वायोसा मित्र आगोमुभ्याम् वायोसावित्र आगोमुभ्यामागोमुभ्याम् वायोसावित्रो वायोसावित्र आगोमुभ्याम् चरश्चरुरागोमुभ्याम् वायोसावित्रो वायोसावित्र आगोमुभ्याम् चरुः वायोसावित्र इति वायोसावित्रः आगोमुभ्याम् चरश्चरुरागोमुभ्यामागोमुभ्याम् चररश्विभ्यामश्विभ्याम् चरुरागोमुभ्यामागोमुभ्याम् चररश्विभ्याम् आगोमुभ्यामित्यागोमुगोभ्याम् चतुरश्विभ्यामश्विभ्याञ्चरश्चरश्विभ्यामागोमुभ्यामागोमुभ्यामश्विभ्याम् चतुश्चरश्विभ्यामागोमुभ्याम् अश्विभ्यामागोमुभ्यामागोमुभ्यामश्विभ्यामश्विभ्यामागोमुभ्याम् धाना धाना आगोमुभ्यामश्विभ्यामश्विभ्यामागोमुभ्याम् धानाः अश्विभ्यामित्यश्विभ्याम् आगोमुभ्याम् धाना धाना आगोमुभ्यामागोमुभ्याम् धाना मरुद्भ्य मरुद्भ्य धाना आगोमुभ्यामागोमुभ्याम् धाना मरुद्भ्य आगोमुभ्यामित्यागोमुगोभ्याम् धाना मरुद्भ्य मरुद्भ्य धाना धाना मरुद्भ्य एनोमुभ्य एनोमुभ्य मरुद्भ्य धाना धाना मरुद्भ्य एनोमुभ्य मरुद्भ्य एनोमुभ्य एनोमुभ्य मरुद्भ्य मरुद्भ्य एनोमुभ्यः सप्तकपालः सप्तकपाल एनोमुभ्य मरुद्भ्य मरुद्भ्य एनोमुभ्यः सप्तकपालः मरुद्भ्य इति मरुदुभ्यः एनोमुभ्यः सप्तकपालः सप्तकपाल एनोमुभ्य एनोमुभ्यः सप्तकपालो विश्वेभ्यो विश्वेभ्यः सप्तकपाल एनोमुभ्य एनोमुभ्यः सप्तकपालो विश्वेभ्य एनोमुभ्य इत्येनोमुगोभ्यः सप्तकपालो विश्वेभ्यो विश्वेभ्यः सप्तकपालः सप्तकपालो विश्वेभ्यो देवेभ्यो देवेभ्यो विश्वेभ्यः सप्तकपालः सप्तकपालो विश्वेभ्यो देवेभ्यः सप्तकपाल इति सप्तकपालः विश्वेभ्यो देवेभ्यो देवेभ्यो विश्वेभ्यो विश्वेभ्यो देवेभ्य एनोमुभ्य एनोमुभ्यो देवेभ्यो विश्वेभ्यो विश्वेभ्यो देवेभ्य एनोमुभ्यः देवेभ्य एनोमुग्भ्य एनोमुग्भ्यो देवेभ्यो देवेभ्य एनोमुग्भ्यो द्वादशकपालो द्वादशकपाल एनोमुग्भ्यो देवेभ्यो देवेभ्य एनोमुग्भ्यो द्वादशकपालः एनोमुग्भ्यो द्वादशकपालो द्वादशकपाल एनोमुग्भ्य एनोमुग्भ्यो द्वादशकपालो नमत्या अनुमत्यै द्वादशकपाल एनोमुग्भ्य एनोमुग्भ्यो द्वादशकपालो नमत्यै एनोमुग्भ्य इत्येनोमुगोभ्यः द्वादशकपालो नमत्या अनुमत्यै द्वादशकपालो द्वादशकपालो नमत्यै चतश्चरुरनुमत्यै द्वादशकपालो द्वादशकपालो नमत्यै चरुः द्वादशकपाल इति द्वादशकपालः अनुमत्यै चतश्चरुरनुमत्या अनुमत्यै चतुरग्नये चतुरनुमत्या अनुमत्यै चतुरग्नये अनुमत्या इत्यनुमति चतुरग्नये चतश्चरुरग्नये वैश्वानराय वैश्वानरायाग्नये चतश्चरुरग्नये वैश्वानराय अग्नये वैश्वानराय वैश्वानरायाग्नयेऽग्नये वैश्वानराय द्वादशकपालो द्वादशकपालो वैश्वानरायाग्नयेऽग्नये वैश्वानराय द्वादशकपालः वैश्वानराय द्वादशकपालो द्वादशकपालो वैश्वानराय वैश्वानराय द्वादशकपालो द्यावापृथिवीभ्याम् द्यावापृथिवीभ्याम् द्वादशकपालो वैश्वानराय वैश्वानराय द्वादशकपालो द्यावापृथिवीभ्याम् द्वादशकपालो द्यावापृथिवीभ्याम् द्यावापृथिवीभ्याम् द्वादशकपालो द्वादशकपालो द्यावापृथिवीभ्यामको होमभ्यामको होमभ्याम् द्यावापृथिवीभ्याम् द्वादशकपालो द्वादशकपालो द्यावापृथिवीभ्यामको होमभ्याम् द्वादशकपाल इति द्वादशकपालः द्यावापृथिवीभ्यामको होमभ्यामको होमभ्याम् द्यावापृथिवीभ्याम् द्यावापृथिवीभ्यामको होमभ्याम् द्विकपालो द्विकपालोगो होमभ्याम् द्यावापृथिवीभ्याम् द्यावापृथिवीभ्यामको होमभ्याम् द्विकपालः द्यावापृथिवीभ्यामिति द्यावापृथिवीभ्याम् अगो होमभ्याम् द्विकपालो द्विकपालोगो होमभ्यामको होमभ्याम् द्विकपालः अगो होमभ्यामित्यगो होमकोभ्याम् त्रिकपाल इति द्विकपालः अग्नये समग्नयेऽग्नये समनमदनमत्समग्नयेऽग्नये समनमत् समनमदनमत्सगुं समनमत्पृथिव्यै पृथिव्या अनमत्सगुं समनमत्पृथिव्यै अनमत्पृथिव्यै पृथिव्या अनमदनमत्पृथिव्यै सगुं सम्पृथिव्या अनमदनमत्पृथिव्यै सम् पृथिव्यै सगुं सम्पृथिव्यै पृथिव्यै समनमदनमत्सम्पृथिव्यै पृथिव्यै समनमद् समनमदनमत्सगो समनमद्यथा यथा नमत्सगो समनमद्यथा अनमद्यथा यथा नमदनमद्यथाग्निरग्निर्यथा नमदनमद्यथाग्निः यथाग्निरग्निर्यथा यथाग्निः पृथिव्या पृथिव्याग्निर्यथा यथाग्निः पृथिव्या अग्निः पृथिव्या पृथिव्याग्निरग्निः पृथिव्या समनमत्समनमत्पृथिव्याग्निरग्निः पृथिव्या समनमद् पृथिव्या समनमत्समनमत्पृथिव्या पृथिव्या समनमदेवमेव गो समनमत्पृथिव्या पृथिव्या समनमदेवम् समनमदेवमेवं गो समनमत्समनमदेवं मह्यं मह्यमेव गो समनमत्समनमदेवं मह्यम् समनमदिति सम् अनमद् एवं मह्यं मह्यमेवमेवं मह्यं भद्रा भद्रा मह्यमेवमेवं मह्यं भद्राः मह्यं भद्रा भद्रा मह्यं मह्यं भद्राः सन्नतयः सन्नतयो भद्रा मह्यं मह्यं भद्राः सन्नतयः भद्राः सन्नतयः सन्नतयो भद्रा भद्राः सन्नतयः सगुंसगो सन्नतयो भद्रा भद्राः सन्नतयः सम् सन्नतयः सगुं सगुं सन्नतयः सन्नतयः सन्नमन्तु नमन्तु सगुं सन्नतयः सन्नतयः सन्नमन्तु सन्नतय इति सन्नतयः सन्नमन्तु नमन्तु सगुं सन्नमन्तु वायवे वायवे नमन्तु सगुं सन्नमन्तु वायवे नमन्तु वायवे वायवे नमन्तु नमन्तु वायवे सगुं सं वायवे नमन्तु नमन्तु वायवे सं वायवे सगुं सं वायवे वायवे समनमदनमत्सं वायवे वायवे समनमद समनमदनमत्सगो समनमदन्तरिक्षायान्तरिक्षायानमत्सगो समनमदन्तरिक्षाय अनमदन्तरिक्षायान्तरिक्षायानमदनमदन्तरिक्षाय सगुंसमन्तरिक्षायानमदनमदन्तरिक्षाय सम् अन्तरिक्षाय सगुंसमन्तरिक्षायान्तरिक्षाय समनमदनमत्समन्तरिक्षायान्तरिक्षाय समनमद् समनमदनमत्सगो समनमद्यथा यथा नमत्सगो समनमद्यथा अनमद्यथा यथा नमदनमद्यथा वायुर्वायुर्यथा नमदनमद्यथा वायुः यथा वायुर्वायुर्यथा यथा वायुरन्तरिक्षेणान्तरिक्षेण वायुर्यथा यथा वायुरन्तरिक्षेण वायुरन्तरिक्षेणान्तरिक्षेण वायुर्वायुरन्तरिक्षेण सूर्याय सूर्याय अन्तरिक्षेण वायुर्वायुरन्तरिक्षेण सूर्याय अन्तरिक्षेण सूर्याय सूर्यायान्तरिक्षेणान्तरिक्षेण सूर्याय सगुंसगुं सूर्यायान्तरिक्षेणान्तरिक्षेण सूर्याय सम् सूर्याय सगुं सगुं सूर्याय सूर्याय समनमदनमत्सगुं सूर्याय सूर्याय समनमद् समनमदनमत्सगुं समनमद्दिवे दिवे नमत्सगुं समनमद्दिवे अनमद्दिवे दिवे नमदनमद्दिवे सगुंसं दिवे नमदनमद्दिवे सं दिवे सगुंसं दिवे दिवे समनमदनमत्सं दिवे दिवे समनमद् समनमदनमत्सगुं समनमद्यथा यथा नमत्सगुं समनमद्यथा अनमद्यथा यथा नमदनमद्यथा सूर्यः सूर्यो यथा नमदनमद्यथा सूर्यः यथा सूर्यः सूर्यो यथा यथा सूर्यो दिवा दिवा सूर्यो यथा सूर्यो दिवा सूर्यो दिवा दिवा सूर्यः सूर्यो दिवा चन्द्रमसे चन्द्रमसे दिवा सूर्यः सूर्यो दिवा चन्द्रमसे दिवा चन्द्रमसे चन्द्रमसे दिवा दिवा चन्द्रमसे सगुंसं चन्द्रमसे दिवा दिवा चन्द्रमसे सं चन्द्रमसे सगुंसं चन्द्रमसे चन्द्रमसे समनमदनमत्सं चन्द्रमसे चन्द्रमसे समनमद् समनमदनमत्सगुं समनमन्नक्षत्रेभ्यो नक्षत्रेभ्यो नमत्सगुं समनमन्नक्षत्रेभ्यः अनमन्नक्षत्रेभ्यो नक्षत्रेभ्यो नमदनमन्नक्षत्रेभ्यः सकुंसन्नक्षत्रेभ्यो नमदनमन्नक्षत्रेभ्यः सम् नक्षत्रेभ्यः सकुंसन्नक्षत्रेभ्यो नक्षत्रेभ्यः समनमदनमत्सन्नक्षत्रेभ्यो नक्षत्रेभ्यः समनमद समनमदनमत्सगुं समनमद्यथा यथा नमत्सगुं समनमद्यथा अनमद्यथा यथा नमदनमद्यथा चन्द्रमाश्चन्द्रमा यथा नमदनमद्यथा चन्द्रमाः यथा चन्द्रमाश्चन्द्रमा यथा यथा चन्द्रमा नक्षत्रैर्नक्षत्रैश्चन्द्रमा यथा यथा चन्द्रमा नक्षत्रैः चन्द्रमा नक्षत्रैर्नक्षत्रैश्चन्द्रमाश्चन्द्रमा नक्षत्रैर्वरुणाय वरुणाय नक्षत्रैश्चन्द्रमाश्चन्द्रमा नक्षत्रैर्वरुणाय नक्षत्रैर्वरुणाय वरुणाय नक्षत्रैर्नक्षत्रैर्वरुणाय सगुंसं वरुणाय नक्षत्रैर्नक्षत्रैर्वरुणाय सं वरुणाय सगुंसं वरुणाय वरुणाय समनमदनमत्सं वरुणाय वरुणाय समनमद समनमदनमत्सगुं समनमदभ्यो नमत्सगुंसमनमदभ्यः अनमदभ्योऽनमदनमदभ्यः सगुंसमध्योऽनमदनमदभ्यः सं अध्यः सगुंसमध्यो अध्यः समनमदनमत्समध्यो अध्यः समनमद अनमध्यैत्यदोभ्यः समनमदनमत्सगुं समनमद्यथा यथा नमत्सगुं समनमद्यथा अनमद्यथा यथा नमदनमद्यथा वरुणो वरुणो यथा नमदनमद्यथा वरुणः यथा वरुणो वरुणो यथा यथा वरुणोद्भिरद्भिर्वरुणो यथा यथा वरुणोद्भिः वरुणोद्भिरद्भिर्वरुणो वरुणोद्भिः साम्ने साम्नेद्भिर्वरुणो वरुणोद्भिः साम्ने अद्भिस्साम्ने साम्नेद्भिरद्भिः साम्ने सगुंसगुं साम्नेद्भिरद्भिः साम्ने सम् अभिरित्यदोभिः साम्ने सगुंसगुं साम्ने साम्ने समनमदनमत्सगुं साम्ने साम्ने समनमद समनमदनमत्सगुं समनमदृच अचेन मत्सगुं समनमदृचे अनमदृच अचेनमदनमदृचे सगुंसमृचे नमदनमदृचे सम् अचे सगुंसमृच अर्चे समनमदनमत्समृच अचे समनमद समनमदनमत्सगुं समनमद्यथा यथा नमत्सगुं समनमद्यथा अनमद्यथा यथा नमदनमद्यथा साम साम यथा नमदनमद्यथा साम यथा साम साम यथा यथा सामर्चर्चा साम यथा यथा सामर्चा सामर्चर्चा साम सामर्चा ब्रह्मणे ब्रह्मण अर्चा साम सामर्चा ब्रह्मणे अर्चा ब्रह्मणे ब्रह्मण अचर्चा ब्रह्मणे सगुंसं ब्रह्मण अचर्चा ब्रह्मणे सं ब्रह्मणे सगुंसं ब्रह्मणे ब्रह्मणे समनमदनमत्सं ब्रह्मणे ब्रह्मणे समनमद समनमदनमत्सगुं समनमत्क्षत्राय क्षत्राय नमत्सगुं समनमत्क्षत्राय अनमत्क्षत्राय क्षत्राय नमदनमत्क्षत्राय सगुंसं क्षत्राय नमदनमत्क्षत्राय सं क्षत्राय सगुंसं क्षत्राय क्षत्राय समनमदनमत्सं क्षत्राय क्षत्राय समनमद समनमदनमत्सगुं समनमद्यथा यथा नमत्सगुं समनमद्यथा अनमद्यथा यथा नमदनमद्यथा ब्रह्म ब्रह्म यथा नमदनमद्यथा ब्रह्म यथा ब्रह्म ब्रह्म यथा यथा ब्रह्म क्षत्रेण क्षत्रेण ब्रह्म यथा यथा ब्रह्म क्षत्रेण ब्रह्म क्षत्रेण क्षत्रेण ब्रह्म ब्रह्म क्षत्रेण राज्ञे राज्ञे क्षत्रेण ब्रह्म ब्रह्म क्षत्रेण राज्ञे क्षत्रेण राज्ञे राज्ञे क्षत्रेण क्षत्रेण राज्ञे सगुं सगुं राज्ञे क्षत्रेण क्षत्रेण राज्ञे सं राज्ञे सगुं सगुं राज्ञे राज्ञे समनमदनमत्सगुं राज्ञे राज्ञे समनमद समनमदनमत्सगुं समनमद्विषे विषयनमत्सगुं समनमद्विषे अनमद्विषे विषयनमदनमद्विषे सगुंसं विषयनमदनमद्विषे सं विषयसगुंसं विषे विषे समनमदनमत्सं विषे विषे समनमद समनमदनमत्सगुं समनमद्यथा यथा नमत्सगुं समनमद्यथा अनमद्यथा यथा नमदनमद्यथा राजा राजा यथा नमदनमद्यथा राजा यथा राजा राजा यथा यथा राजा विषा विषा राजा यथा यथा राजा विषा राजा विषा विषा राजा राजा विशारथाय रथाय विशाराजा राजा विशारथाय विशारथाय रथाय विषा विशारथाय सगुं सगुं रथाय विषा विशारथाय सं रथाय सगुं सगुं रथाय रथाय समनमदनमत्सगुं रथाय रथाय समनमद समनमदनमत्सगुं समनमदश्वेभ्योऽश्वेभ्यो नमत्सगुं समनमदश्वेभ्य अनमदश्वेभ्योऽश्वेभ्यो नमदनमदश्वेभ्यः सगुं समश्वेभ्यो नमदनमदश्वेभ्यः सम् अश्वेभ्यः सगुं समश्वेभ्योऽश्वेभ्यः समनमदनमत्समश्वेभ्योऽश्वेभ्यः समनमद समनमदनमत्सगुं समनमद्यथा यथा नमत्सगुं समनमद्यथा अनमद्यथा यथा नमदनमद्यथा रथो रथो यथा नमदनमद्यथा रथः यथा रथो रथो यथा यथा रथोऽश्वैरश्वैरथो यथा यथा रथोऽश्वैः रथोऽश्वैरश्वैरथो रथोऽश्वैः प्रजापतये प्रजापतये श्वैरथो रथोऽश्वैः प्रजापतये अश्वैः प्रजापतये प्रजापतये श्वेरश्वैः प्रजापतये सकोंसम् प्रजापतये श्वेरश्वैः प्रजापतये सम् प्रजापतये सकोंसम् प्रजापतये प्रजापतये समनमदनमत्सम् प्रजापतये प्रजापतये समनमद् प्रजापतय इति प्रजापतये समनमदनमत्सकौ समनमद्भूतेभ्यो भूतेभ्यो नमत्सकौ समनमद्भूतेभ्यः अनमद्भूतेभ्यो भूतेभ्यो नमदनमद्भूतेभ्यः सकंसम् भूतेभ्यो नमदनमद्भूतेभ्यः सम् भूतेभ्यः सकंसम् भूतेभ्यो भूतेभ्यः समनमदनमत्सम् भूतेभ्यो भूतेभ्यः समनमद् समनमदनमत्सकौ समनमद्यथा यथा नमत्सकौ समनमद्यथा अनमद्यथा यथा नमदनमद्यथा अप्रजापतिः प्रजापतिर्यथा नमदनमद्यथा अप्रजापतिः यथा अप्रजापतिः प्रजापतिर्यथा यथा अप्रजापतिर्भूतैर्भूतैः प्रजापतिर्यथा यथा अप्रजापतिर्भूतैः प्रजापतिर्भूतैर्भूतैः प्रजापतिः प्रजापतिर्भूतैः समामत् समामद्भूतैः प्रजापतिः प्रजापतिर्भूतैः समामत् प्रजापतिरिति प्रजापतिः भूतैः समनमत्समनमद्भूतैर्भूतैः समनमदेवमेव को समनमद्भूतैर्भूतैः समनमदेवम् समनमदेवमेव को समनमत्समनमदेवम् मह्यम् मह्यमेव को समनमत्समनमदेवम् मह्यम् समनमदिति सम् अनमद् एवम् मह्यम् मह्यमेवमेवम् मह्यम् भद्रा भद्रा मह्यमेवमेवम् मह्यम् भद्राः मह्यम् भद्रा भद्रा मह्यम् मह्यम् भद्राः सन्नतयः सन्नतयो भद्रा मह्यम् मह्यम् भद्राः सन्नतयः भद्राः सन्नतयः सन्नतयो भद्रा भद्राः सन्नतयः सकोंसकौ सन्नतयो भद्रा भद्राः सन्नतयः सम् सन्नतयः सकोंसकौ सन्नतयः सन्नतयः सन्नमन्तु नमन्त सकौ सन्नतयः सन्नतयः सन्नमन्तु सन्नतय इति सन्नतयः सन्नमन्तु नमन्त सकौ सन्नमन्तु नमन्तिति नमन्तु एते ते ये ते पन्थानः पन्थानस्ते ये ते पन्थानः ते पन्थानः पन्थानस्ते देवन्थानः सवितः सवितः पन्थानस्ते देवन्थानः सवितः पन्थानः सवितः सवितः पन्थानः पन्थानः सवितः पूर्व्यासः पूर्व्यासः सवितः पन्थानः पन्थानः सवितः पूर्व्यासः सवितः पूर्व्यासः पूर्व्यासः सवितः सवितः पूर्व्यासो रेणवो रेणवः पूर्व्यासः सवितः सवितः पूर्व्यासो रेणवः पूर्व्यासो रेणवो रेणवः पूर्व्यासः पूर्व्यासो रेणवा विदता विदता अरेणवः पूर्व्यासः पूर्व्यासो रेणवो विदताः अरेणवो विदता विदता अरेणवो रेणवो विदता अन्तरिक्षेऽन्तरिक्षे विदता अरेणवो रेणवो विदता अन्तरिक्षे विदता अन्तरिक्षेऽन्तरिक्षे विदता विदता अन्तरिक्षे वितता इति वीतताः अन्तरिक्ष इत्यन्तरिक्षे तेभिर्नो नस्तेभिस्तेभिर्नो अद्याद्यनस्तेभिस्तेभिर्नो अद्य नो अद्याद्यनो नो अद्य पथिभिः पथिभिरद्यनो नो अद्य पथिभिः अद्य पथिभिः पथिभिरद्याद्य पथिभिः सुगेभिः सुगेभिः पथिभिरद्याद्य पथिभिः सुगेभिः पथिभिः सुगेभिः सुगेभिः पथिभिः पथिभिः सुगेभिरक्ष रक्ष सुगेभिः पथिभिः पथिभिः सुगेभिरक्ष पथिभिरिति पथिभिः सुगेभिरक्ष रक्ष सुगेभिः सुगेभिरक्षा च रक्ष सुगेभिः सुगेभिरक्षा च सुगेभिरिति सुगेभिः रक्षा च रक्ष रक्षा च नो नश्च रक्ष रक्षा च नः च नो नश्च च नो अध्यधिनश्च च नो अधि नो अध्यधि नो नो अधि चाधि नो नो अधि च अधि चाध्यधि च देवदेव चाध्यधि च देव च देवदेव च देव ब्रूहि ब्रूहि देव च देव ब्रूहि देव ब्रूहि ब्रूहि देवदेव ब्रूहि ब्रूहीति ब्रूहि नमोऽग्नयेऽग्नये नमो नमोऽग्नये पृथिवीक्षिते पृथिवीक्षितेऽग्नये नमो नमोऽग्नये पृथिवीक्षिते अग्नये पृथिवीक्षिते पृथिवीक्षितेऽग्नयेऽग्नये पृथिवीक्षिते लोकस्मृते लोकस्मृते पृथिवीक्षितेऽग्नयेऽग्नये पृथिवीक्षिते लोकस्मृते पृथिवीक्षिते लोकस्मृते लोकस्मृते पृथिवीक्षिते पृथिवीक्षिते लोकस्मृते लोकम् लोकम् लोकस्मृते पृथिवीक्षिते पृथिवीक्षिते लोकस्मृते लोकम् पृथिवीक्षिते पृथिवीक्षिते लोकस्मृते लोकम् लोकम् लोकस्मृते लोकस्मृते लोकमस्मा अस्मै लोकम् लोकस्मृते लोकस्मृते लोकमस्मै लोकस्मृत इति लोकास्मृते लोकमस्मा अस्मै लोकम् लोकमस्मै यजमानाय यजमानायास्मै लोकम् लोकमस्मै यजमानाय अस्मै यजमानाय यजमानायास्मा अस्मै यजमानाय देहि देहि यजमानायास्मा अस्मै यजमानाय देहि यजमानाय देहि देहि यजमानाय यजमानाय देहि नमो नमो देहि यजमानाय यजमानाय देहि नमः देहि नमो नमो देहि देहि नमो वायवे वायवे नमो देहि देहि नमो वायवे नमो वायवे वायवे नमो नमो वायवे एन्तरिक्षक्षिते एन्तरिक्षक्षिते वायवे नमो नमो वायवे एन्तरिक्षक्षिते वायवे एन्तरिक्षक्षिते एन्तरिक्षक्षिते वायवे वायवे एन्तरिक्षक्षिते लोकस्पृते लोकस्पृते एन्तरिक्षक्षिते वायवे वायवे एन्तरिक्षक्षिते लोकस्पृते अन्तरिक्षक्षिते लोकस्पृते लोकस्पृते एन्तरिक्षक्षिते एन्तरिक्षक्षिते लोकस्पृते लोकम् लोकम् लोकस्पृते एन्तरिक्षक्षिते एन्तरिक्षक्षिते लोकस्पृते लोकम् अन्तरिक्षक्षित इत्यन्तरिक्षाक्षिते लोकस्पृते लोकम् लोकम् लोकस्पृते लोकस्पृते लोकमस्मा अस्मै लोकम् लोकस्पृते लोकस्पृते लोकमस्मै लोकस्पृत इति लोकास्पृते लोकमस्मा अस्मै लोकम् लोकमस्मै यजमानाय यजमानाय अस्मै लोकम् लोकमस्मै यजमानाय अस्मै यजमानाय यजमानाय अस्मा अस्मै यजमानाय देहि देहि यजमानाय अस्मा अस्मै यजमानाय देहि यजमानाय देहि देहि यजमानाय यजमानाय देहि नमो नमो देहि यजमानाय यजमानाय देहि नमः देहि नमो नमो देहि देहि नमः सूर्याय सूर्याय नमो देहि देहि नमः सूर्याय नमः सूर्याय सूर्याय नमो नमः सूर्याय दिविक्षिते दिविक्षिते सूर्याय नमो नमः सूर्याय दिविक्षिते सूर्याय दिविक्षिते दिविक्षिते सूर्याय सूर्याय दिविक्षिते लोकस्पृते लोकस्पृते दिविक्षिते सूर्याय सूर्याय दिविक्षिते लोकस्पृते दिविक्षिते लोकस्पृते लोकस्पृते दिविक्षिते दिविक्षिते लोकस्पृते लोकम् लोकम् लोकस्पृते दिविक्षिते दिविक्षिते लोकस्पृते लोकम् दिविक्षित इति दिवीक्षिते लोकस्पृते लोकम् लोकम् लोकस्पृते लोकस्पृते लोकमस्मा अस्मै लोकम् लोकस्पृते लोकस्पृते लोकमस्मै लोकस्पृत इति लोकास्पृते लोकमस्मा अस्मै लोकम् लोकमस्मै यजमानाय यजमानाय अस्मै लोकम् लोकमस्मै यजमानाय अस्मै यजमानाय यजमानाय अस्मा अस्मै यजमानाय देहि देहि यजमानाय अस्मा अस्मै यजमानाय देहि यजमानाय देहि देहि यजमानाय यजमानाय देहि देहि देहि यो वै वै यो यो वा अश्वस्याश्वस्य वै यो यो वा अश्वस्य वा अश्वस्याश्वस्य वै वा अश्वस्य मेध्यस्य मेध्यस्याश्वस्य वै वा अश्वस्य मेध्यस्य अश्वस्य मेध्यस्य मेध्यस्याश्वस्याश्वस्य मेध्यस्य शिरः शिरो मेध्यस्याश्वस्याश्वस्य मेध्यस्य शिरः मेध्यस्य शिरः शिरो मेध्यस्य मेध्यस्य शिरो वेद वेद शिरो मेध्यस्य मेध्यस्य शिरो वेद शिरो वेद वेद शिरः शिरो वेद शीरुषण्वान् शीरुषण्वान् वेद शिरः शिरो वेद शीरुषण्वान् वेद शीरुषण्वान् शीरुषण्वान् वेद वेद शीरुषण्वान् मेध्यो मेध्यः शीरुषण्वान् वेद वेद शीरुषण्वान् मेध्यः शीरुषण्वान् मेध्यो मेध्यः शीरुषण्वान् शीरुषण्वान् मेध्यो भवति भवति मेध्यः शीरुषण्वान् शीरुषण्वान् मेध्यो भवति शीरुषण्वानिति शीरुषण्वान् मेध्यो भवति भवति मेध्यो मेध्यो भवत्युषा उषा भवति मेध्यो मेध्यो भवत्युषाः भवत्युषा उषा भवति भवत्युषा वै वा उषा भवति भवत्युषा वै उषा वै वा उषा उषा वा अश्वस्याश्वस्य वा उषा उषा वा अश्वस्य वा अश्वस्याश्वस्य वै वा अश्वस्य मेध्यस्य मेध्यस्याश्वस्य वै वा अश्वस्य मेध्यस्य अश्वस्य मेध्यस्य मेध्यस्याश्वस्याश्वस्य मेध्यस्य शिरः शिरो मेध्यस्याश्वस्याश्वस्य मेध्यस्य शिरः मेध्यस्य शिरः शिरो मेध्यस्य मेध्यस्य शिरः सूर्यः सूर्यः शिरो मेध्यस्य मेध्यस्य शिरः सूर्यः शिरः सूर्यः सूर्यः शिरः शिरः सूर्यश्चक्षुश्चक्षुः सूर्यः शिरः शिरः सूर्यश्चक्षुः सूर्यश्चक्षुश्चक्षुः सूर्यः सूर्यश्चक्षुर्वातो वातश्चक्षुः सूर्यः सूर्यश्चक्षुर्वातः चक्षुर्वातो वातश्चक्षुश्चक्षुर्वातः प्राणः प्राणो वातश्चक्षुश्चक्षुर्वातः प्राणः वातः प्राणः प्राणो वातो वातः प्राणश्चन्द्रमाश्चन्द्रमाः प्राणो वातो वातः प्राणश्चन्द्रमाः प्राणश्चन्द्रमाश्चन्द्रमाः प्राणः प्राणश्चन्द्रमाः श्रोत्रग्श्रोत्रम् चन्द्रमाः प्राणः प्राणश्चन्द्रमाः श्रोत्रम् प्राण इति प्राणः चन्द्रमाश्रोत्रग्श्रोत्रम् चन्द्रमाश्चन्द्रमाश्रोत्रम् दिशो दिशश्रोत्रम् चन्द्रमाश्चन्द्रमाश्रोत्रम् दिशः श्रोत्रम् दिशो दिशश्रोत्रग्श्रोत्रम् दिशः पादाः पादादिशश्रोत्रग्श्रोत्रम् दिशः पादाः दिशः पादाः पादादिशो दिशः पादा अवान्तरदिशा अवान्तरदिशाः पादादिशो दिशः पादा अवान्तरदिशाः पादा अवान्तरदिशा अवान्तरदिशाः पादाः पादा अवान्तरदिशाः परुषभः परुषभोऽवान्तरदिशाः पादाः पादा अवान्तरदिशाः परुषभः अवान्तरदिशाः परुषभः परुषभोऽवान्तरदिशा अवान्तरदिशाः परुषभोः रात्रे अहोरात्रे परुषभोऽवान्तरदिशा अवान्तरदिशाः परुषभोः रात्रे अवान्तरदिशा इत्यवान्तरा दिशाः परुषभोः रात्रे अहोरात्रे परुषभः परुषभोः रात्रे निमेषो निमेषोः रात्रे परुषभः परुषभोः रात्रे निमेषः अहोरात्रे निमेषो निमेषोः रात्रे अहोरात्रे निमेषोऽर्धमासा अर्धमासा निमेषोः रात्रे अहोरात्रे निमेषोऽर्धमासाः अहोरात्रे इत्यह रात्रे निमेषो अर्धमासा अर्धमासा निमेषो निमेषो अर्धमासाः पर्वाणि पर्वाण्यर्धमासा निमेषो निमेषो अर्धमासाः पर्वाणि निमेष इति निमेषः अर्धमासाः पर्वाणि पर्वाण्यर्धमासा अर्धमासाः पर्वाणि मासा मासाः पर्वाण्यर्धमासा अर्धमासाः पर्वाणि मासाः अर्धमासा इत्यर्धमासाः पर्वाणि मासा मासाः पर्वाणि पर्वाणि मासाः सन्धानानि सन्धानानि मासाः पर्वाणि पर्वाणि मासाः सन्धानानि मासाः सन्धानानि सन्धानानि मासा मासाः सन्धानान्यृतवः सन्धानानि मासा मासाः सन्धानान्यृतवः सन्धानान्यृतव अर्धवः सन्धानानि सन्धानान्यृतवोऽङ्गान्यङ्गान्यृतवः सन्धानानि सन्धानान्यृतवोऽङ्गानि सन्धानानीति सन्धानानि अर्धवोऽङ्गान्यङ्गान्यृतव अर्धवोऽङ्गानि संवत्सरः संवत्सरोऽङ्गान्यृतव अर्धवोऽङ्गानि संवत्सरः अङ्गानि संवत्सरः संवत्सरोऽङ्गान्यङ्गानि संवत्सर आत्मात्मा संवत्सरोऽङ्गान्यङ्गानि संवत्सर आत्मा संवत्सर आत्मात्मा संवत्सरः संवत्सर आत्मा रश्मयो रश्मय आत्मा संवत्सरः संवत्सर आत्मा रश्मयः संवत्सर इति संवत्सरः आत्मा रश्मयो रश्मय आत्मात्मा रश्मयः केशाः केशा रश्मय आत्मात्मा रश्मयः केशाः रश्मयः केशाः केशा रश्मयो रश्मयः केशा नक्षत्राणि नक्षत्राणि केशा रश्मयो रश्मयः केशा नक्षत्राणि केशा नक्षत्राणि नक्षत्राणि केशाः केशा नक्षत्राणि रूपम् रूपम् नक्षत्राणि केशाः केशा नक्षत्राणि रूपम् नक्षत्राणि रूपमो रूपम् नक्षत्राणि नक्षत्राणि रूपम् तारकास्तारकारूपम् नक्षत्राणि नक्षत्राणि रूपम् तारकाः रूपम् तारकास्तारकारूपमो रूपम् तारका अस्थान्यस्थानि तारकारूपमो रूपम् तारका अस्थानि तारका अस्थान्यस्थानि तारकास्तारका अस्थानि नभो नभोऽस्थानि तारकास्तारका अस्थानि नभः अस्थानि नभो नभोऽस्थान्यस्थानि नभो मागुंसानि मागुंसानि नभोऽस्थान्यस्थानि नभो मागुंसानि नभो मागुंसानि मागुंसानि नभो नभो मागुंसान्योषधय ओषधयो मागुंसानि नभो नभो मागुंसान्योषधयः मागुंसान्योषधय ओषधयो मागुंसानि मागुंसान्योषधयो लोमानि लोमान्योषधयो मागुंसानि मागुंसान्योषधयो लोमानि ओषधयो लोमानि लोमान्योषधय ओषधयो लोमानि वनस्पतयो वनस्पतयो लोमान्योषधय ओषधयो लोमानि वनस्पतयः लोमानि वनस्पतयो वनस्पतयो लोमानि लोमानि वनस्पतयो बाला बाला वनस्पतयो लोमानि लोमानि वनस्पतयो बालाः वनस्पतयो बाला बाला वनस्पतयो वनस्पतयो बाला अग्निरग्निर्वाला वनस्पतयो वनस्पतयो बाला अग्निः वाला अग्निरग्निर्वाला बाला अग्निर्मुखम् मुखमग्निर्वाला बाला अग्निर्मुखम् अग्निर्मुखम् मुखमग्निरग्निर्मुखम् वैश्वानरो वै ईश्वानरो मुखमग्निरग्निर्मुखम् वैश्वानरः मुखम् वैश्वानरो वै ईश्वानरो मुखम् मुखम् वैश्वानरो व्याप्तम् व्याप्तम् वैश्वानरो मुखम् मुखम् वैश्वानरो व्याप्तम् वैश्वानरो व्याप्तम् व्याप्तम् वैश्वानरो वै ईश्वानरो व्याप्तगो समुद्रः समुद्रो व्याप्तम् वैश्वानरो वै ईश्वानरो व्याप्तगो समुद्रः व्याप्तगो समुद्रः समुद्रो व्याप्तम् व्याप्तगो समुद्र उदरमुदरगो समुद्रो व्याप्तम् व्याप्तगो समुद्र उदरम् व्याप्तमिति वि आत्तम् समुद्र उदरमुदरगो समुद्रः समुद्र उदरमन्तरिक्षमन्तरिक्षमुदरगो समुद्रः समुद्र उदरमन्तरिक्षम् उदरमन्तरिक्षमन्तरिक्षमुदरमुदरमन्तरिक्षम् पायुः पायुरन्तरिक्षमुदरमुदरमन्तरिक्षम् पायुः अन्तरिक्षम् पायुः पायुरन्तरिक्षमन्तरिक्षम् पायुर्द्या वा पृथिवी द्या वा पृथिवी पायुरन्तरिक्षमन्तरिक्षम् पायुर्द्या वा पृथिवी पायुर्द्या वा पृथिवीद्या वा पृथिवी पायुः पायुर्द्या वा पृथिवी आण्डा भाण्डौ द्या वा पृथिवी पायुः पायुर्द्या वा पृथिवी आण्डौ द्या वा पृथिवी आण्डा भाण्डौ द्या वा पृथिवीद्या वा पृथिवी आण्डौ ग्रवाग्रवाण्डौ द्या वा पृथिवीद्या वा पृथिवी आण्डौ ग्रवा द्या वा पृथिवी द्या वा पृथिवी आण्डौ ग्रवाग्रवाण्डवाण्डौ ग्रवाशेपश्येपो ग्रवाण्डवाण्डौ ग्रवाशेपः ग्रवाशेपश्येपो ग्रवाग्रवाशेपस्वमस्वमश्येपो ग्रवाग्रवाशेपस्वमः शेपस्वमस्वमश्येपश्येपस्वमोरेतोरेतस्वमश्येपश्येपस्वमोरेतः स्वमोरेतोरेतस्वमस्वमोरेतोयद्यद्रेतस्वमस्वमोरेतोयत् रेतो यद्यद्रेतो रेतो यज्जञ्जभ्यते जञ्जभ्यते यद्रेतो रेतो यज्जञ्जभ्यते यज्जञ्जभ्यते जञ्जभ्यते यद्यज्जञ्जभ्यते तत्तज्जञ्जभ्यते यद्यज्जञ्जभ्यते तत् जञ्जभ्यते तत्तज्जञ्जभ्यते जञ्जभ्यते तद्विवितज्जञ्जभ्यते जञ्जभ्यते तद्वि तद्विवितत्तद्विद्योदते द्योदते वितत्तद्विद्योदते विद्योदते द्योदते विविद्योदते यद्यद्योदते विविद्योदते यत् द्योदते यद्यद्योदते द्योदते यद्विधूनुते विधूनुते यद्योदते द्योदते यद्विधूनुते यद्विधूनुते विधूनुते यद्यद्विधूनुते तत्तद्विधूनुते यद्यद्विधूनुते तत् विधूनुते तत्तद्विधूनुते विधूनुते तत्स्तनयति स्तनयति तद्विधूनुते विधूनुते तत्स्तनयति विधूनुत इति विधूनुते तत्स्तनयति स्तनयति तत्तत्स्तनयति यद्यत्स्तनयति तत्तत्स्तनयति यत् स्तनयति यद्यत्स्तनयति स्तनयति यन्मेहति मेहति यत्स्तनयति स्तनयति यन्मेहति यन्मेहति मेहति यद्यन्मेहति तत्तन्मेहति यद्यन्मेहति तत् मेहति तत्तन्मेहति मेहति तद्वर्षति वर्षति तन्मेहति मेहति तद्वर्षति तद्वर्षति वर्षति तत्तद्वर्षति वाग्वाग्वर्षति तत्तद्वर्षति वाग् वर्षति वाग्वाग्वर्षति वर्षति वागेवैव वाग्वर्षति वर्षति वागेव वागेवैव वाग्वागेवास्यैव वाग्वागेवास्य एवास्यैवैवास्य वाग्वागस्यैवैवास्य वाग् अस्य वाग्वागस्यास्य वागहरहर्वागस्यास्य वागः वागहरहर्वाग्वागहर्वै वा अहर्वाग्वागहर्वै अहर्वै वा अहरहर्वा अश्वस्याश्वस्य वा अहरहर्वा अश्वस्य वा अश्वस्याश्वस्य वै वा अश्वस्य जायमानस्य जायमानस्याश्वस्य वै वा अश्वस्य जायमानस्य अश्वस्य जायमानस्य जायमानस्याश्वस्याश्वस्य जायमानस्य महिमा महिमा जायमानस्याश्वस्याश्वस्य जायमानस्य महिमा जायमानस्य महिमा महिमा जायमानस्य जायमानस्य महिमा पुरस्तात् पुरस्तान्महिमा जायमानस्य जायमानस्य महिमा पुरस्तात् महिमा पुरस्तात् पुरस्तान्महिमा महिमा पुरस्ताज्जायते जायते पुरस्तान्महिमा महिमा पुरस्ताज्जायते पुरस्ताज्जायते जायते पुरस्तात् पुरस्ताज्जायते रात्रि रात्रिर्जायते पुरस्तात् पुरस्ताज्जायते रात्रि जायते रात्रि रात्रिर्जायते जायते रात्रिरेनमेन को रात्रिर्जायते जायते रात्रिरेनम् रात्रिरेनमेन को रात्रि रात्रिरेनम् महिमा महिमैन को रात्रि रात्रिरेनम् महिमा एनम् महिमा महिमैनमेनम् महिमा पश्चात् पश्चान्महिमैनमेनम् महिमा पश्चात् महिमा पश्चात् पश्चान्महिमा महिमा पश्चादन्वन पश्चान्महिमा महिमा पश्चादनु पश्चादन्वन पश्चात् पश्चादनुजायते जायतेन पश्चात् पश्चादनुजायते अनुजायते जायतेऽन्वनुजायत एतावेतौ जायतेऽन्वनुजायत एतौ जायत एतावेतौ जायते जायत एतौ वै वा एतौ जायते जायत एतौ वै वा एतावेतौ वै महिमानौ महिमानौ वा एतावेतौ वै महिमानौ वै महिमानौ महिमानौ वै वै महिमानावश्वमश्वम् महिमानौ वै वै महिमानावश्वम् महिमानावश्वमश्वम् महिमानौ महिमानावश्वमभितोऽभितोऽश्वम् महिमानौ महिमानावश्वमभितः अश्वमभितोऽभितोऽश्वमश्वमभितः सगुंसमभितोऽश्वमश्वमभितस्सम् अभितः सगुंसमभितोऽभितस्सम् बभूवतुर्बभूवतुस्समभितोऽभितस्सम् बभूवतुः सम्बभूवतुर्बभूवतस्सगुंसम्बभूवतुर्हयोहयो बभूवतस्सगुंसम्बभूवतुर्हयः बभूवतुर्हयोहयो बभूवतुर्बभूवतुर्हयो देवान् देवान् हयो बभूवतुर्बभूवतुर्हयो देवान् हयो देवान् देवान् हयो हयो देवान् वहद वहद्देवान् हयो हयो देवान् वहद देवानवहदवहद्देवान् देवानवहदर्वार्वावहद्देवान् देवानवहदर्वा अवहदर्वार्वावहदवहदर्वासुरानसुरानर्वावहदवहदर्वासुरान् अर्वासुरानसुरानर्वार्वासुरानुवाजी वाच्यसुरानर्वार्वासुरानुवाजी असुरानुवाजी वाच्यसुरानसुरानुवाजी गन्धर्वान् गन्धर्वानुवाच्यसुरानसुरानुवाजी गन्धर्वान् वाजी गन्धर्वान् गन्धर्वानुवाजी वाजी गन्धर्वानश्वोऽश्व गन्धर्वानुवाजी वाजी गन्धर्वानश्वः गन्धर्वानश्वोऽश्व गन्धर्वान् गन्धर्वानश्व मनुष्यान् मनुष्यानश्व गन्धर्वान् गन्धर्वानश्व मनुष्यान् अश्वमनुष्यान् मनुष्यानश्वश्वमनुष्यान् समुद्रस्समुद्रो मनुष्यानश्वश्वमनुष्यान् समुद्रः मनुष्यान् समुद्रस्समुद्रो मनुष्यान् मनुष्यान् समुद्रो वै वै समुद्रो मनुष्यान् मनुष्यान् समुद्रो वै समुद्रो वै वै समुद्रस्समुद्रो वा अश्वस्याश्वस्य वै समुद्रस्समुद्रो वा अश्वस्य वा अश्वस्याश्वस्य वै वा अश्वस्य योनिर्योनिरश्वस्य वै वा अश्वस्य योनिः अश्वस्य योनिर्योनिरश्वस्याश्वस्य योनिःसमुद्रस्समुद्रो योनिरश्वस्याश्वस्य योनिःसमुद्रः योनिःसमुद्रस्समुद्रो योनिर्योनिःसमुद्रो बन्धुर्बन्धुःसमुद्रो योनिर्योनिःसमुद्रो बन्धुः समुद्रो बन्धुर्बन्धुःसमुद्रस्समुद्रो बन्धुः बन्धुरिति बन्धुः इति सप्तमकाण्डे पञ्चमप्रपाठकस्य घनपाठः समाप्तः कृष्णयजुर्वेदस्य घनपाठः समाप्तः